नमस्सर्वेभ्यः अस्माकं पाणिनीयवर्गे भवतां सर्वेषां हार्दं स्वागतम्। अस्माकं विषयः अस्ति अष्टाध्यायाः बलाबलचिन्तनम् इति विषयः अनुवर्तते। एतावता अस्माभिः किं किम् अधीतम् इति तत्र गतवर्गे पुनस्मरणमपि सम्यक्तया जातम् इति भाति। तर्हि वयम् अत्र एकां परिभाषां पठितवन्तः, पूर्वपरनित्यान्तरङ्गानाम् उत्तरोत्तरम् इत्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषा अस्ति। तर्हि तत्र पश्यामः चेत् क्रमेण पूर्वस्य अपेक्षया परसूत्रं बलवत्, परस्य अपेक्षया इत्यसूत्रम्, इत्यस्य अपेक्षया अन्तरङ्गम्, अन्तरङ्गस्य अपेक्षया अपवादसूत्रम् इति वयं क्रमेण ज्ञातुं शक्नुमः। यद् उत्तरम् अस्ति तदेव बलवत् अस्ति, पूर्वस्य परम् इति वयं जानीमः। तत्र पूर्वपरप्रसङ्गः अपि अस्माभिः ज्ञातं, यत्र अनयोः सूत्रयोः तुल्यबलविरोधः अस्ति चेत्, इत्युक्ते अन्यत्र अन्यत्र लब्धावकाशः अस्ति चेत् अनयोः मध्ये विप्रतिषेधः अस्ति, यत्र सूत्रयोः मध्ये विप्रतिषेधः तत्र परसूत्रस्य बलमधिकं भवति इति प्रथमः सिद्धान्तः। तत्पश्चात् नित्यसूत्रमिति, यत्र सूत्रयोः मध्ये एकस्य कृताकृतप्रसङ्गः अस्ति, इत्युक्ते अन्यस्य कार्यं भवतु वा न भवतु एकस्य सूत्रस्य प्राप्तिः भवति, तादृशसन्दर्भे तत् सूत्रं नित्यसूत्रं। कृताकृतप्रसङ्गी यः विधिः सः विधिः नित्यः इति नित्यसूत्रस्य विषये अपि ज्ञातम्। इदानीम् अन्तरङ्गसूत्रम्, अन्तरङ्गसूत्रस्य विषये अस्माभिः एकम् उदाहरणमपि चर्चितमासीत्, पूर्व उपस्थितकत्वं यत्र अस्ति तत्रापि तत्रापि अन्तरङ्गत्वम् इति जानीमः। तदर्थमेव अस्माभिः तत्र एकां परिभाषामपि पठितवन्तः, असिद्धं बहिरङ्गम् अन्तरङ्गे, असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायाः अन्तर्गते एव प्रकारद्वयम् अस्ति। एकमस्ति पूर्व उपस्थितनिमित्तकत्वम् अन्तरङ्गम्, अपि च अपरनिमित्तकम् अन्तरङ्गम् इति विषयः अस्ति। तत्र पूर्व उपस्थितनिमित्तकम् अन्तरङ्गम् इत्यस्मिन् विषये एव एकम् उदाहरणं स्वीकृत्य अत्र किञ्चित् तत्र केषां सूत्राणां प्रसक्तिः भवति इति वयं चर्चितवन्तः। अत्र सिव्योगः न इति सन्दर्भः अस्ति, सिव्योगः न इति सन्दर्भे त्रीणि सूत्राणि प्रसक्तानि, लोपोव्योर्वलि, छ्वोः षूडनुनासिके च, अनन्तरं पुगन्तलघुपदस्य च। तर्हि त्रीणि सूत्राणि एकस्मिन् काले समानकाले समानस्थले त्रीणि सूत्राणि प्रसक्तानि। तर्हि इदानीं प्रश्नः उदेति, बलाबलस्य चिन्तनम् एतादृशसन्दर्भे एव, यत्र एकस्य एव सूत्रस्य प्रसक्तिः अस्ति तत्र चिन्ता नास्ति, तस्यैव कार्यं भवति, अतः क्लेशः नास्ति। परन्तु केषुचित् स्थलेषु बहूनि सूत्राणि प्रसक्तानि भवन्ति, तदानीं चिन्तनीयं भवति किं सूत्रम् अत्र कार्यं कुर्यात् इति प्रश्नः उदेति। तर्हि लोपोव्योर्वलि, छ्वोः षुडनासिके च, पुगन्तलघुपदस्य च, एतेषां कीदृशसम्बन्धः अस्ति इति चिन्तनीयं भवति। तर्हि आदौ किं चर्चितम् अस्माभिः, लोपोव्योर्वलि अपि च छ्वोः षुडनासिके च अनयोः मध्ये अपवादसम्बन्धः अस्ति, छ्वोः षुडनासिके च इति अपवादसूत्रम्। यतोहि यत्र यत्र छ्वोः षुड अनुनासिके च इति कार्यं कर्तुम् आगच्छति तत्र वकारस्य दलं स्वीकृत्य वकारस्य स्थाने ऊट् इति आदेशः इति तादृशप्रसङ्गे यत्र वकारः अस्ति तादृशप्रसङ्गे लोपोव्योर्वलि इत्यपि कार्यं कर्तुम् आगच्छति। तर्हि अनयोः पश्यामः चेत् लोपोव्योर्वलि इत्यस्य कार्यक्षेत्रं बृहत् अस्ति, छ्वोः षुडनासिके च इत्यस्य क्षेत्रम् इतोपि लघु अस्ति, सीमितम् अस्ति। यतोहि तत्र अनुनासिके परे जलादिप्रत्यये परे इति उक्तं, लोपोव्योर्वलि इत्यत्र वलीपरे इति पश्यामः चेत् वली इत्यस्मिन्नेव झलि अपि अन्तर्भूतम्, अनुनासिकप्रत्ययः अपि अन्तर्भूतः इति कृत्वा तत्र लोपोव्योर्वलि इति सामान्यसूत्रम् उत्सर्गमस्ति, उत्सर्गसूत्रं छ्वोः षुडनासिके च इति अपवादसूत्रम् इति उक्तं। तत्पश्चात् इदानीं लोपोव्योर्वलि ततः गतः यतोहि तस्य बलहीनत्वम् अस्ति इति कृत्वा तत्र स्पर्धायां नास्ति इदानीम्। इदानीं केवलं छोः शुणनसिके च अपि च पुगन्तलघुपदस्य च अनयोः कीदृशसम्बन्धः इत्यस्मिन् विषये एव चर्चा जायमाना अस्ति। तत्र अनयोः मध्ये किं सूत्रं प्रथमं कार्यं कुर्यात् इति पश्यामः चेत् द्वयोः अपि अन्यत्र अन्यत्र लब्धावकाशः अस्ति, द्वयोः अपि पृथक् पृथक् कार्यक्षेत्रम् अस्ति। तर्हि इदानीं तस्य तदाधारेण पश्यामः चेत्, तदनुरोधेन पश्यामः चेत् तत्र पुगन्तलघुपदस्य च इति परसूत्रम् अस्ति। इदानीम् अनयोः तुल्यबलविरोधः अस्ति, अन्यत्र अन्यत्र लब्धावकाशः अस्ति, अतः सामान्यनियमः अस्ति परसूत्रं कार्यं कुर्यात् तत्र। तर्हि पुगन्तलघुपदस्य च इत्येव परसूत्रम्, अतः तस्य कार्यं भवतु इति चिन्तयामः चेत् किञ्चित् ततोपि अग्रे चिन्तनीयं भवति। यतोहि अत्र केवलं पूर्वपरप्रसङ्गः इति नास्ति, तत्रैव स्थगनं मास्तु। यत्र पूर्वपरप्रसङ्गः अस्ति इति वयं चिन्तयामः, तत्र एव स्थगयामः चेत् कुत्रचित् क्लेशः भवति। अतः परसूत्रम् इति अस्ति चेदपि कुत्रचित् केषुचित् स्थलेषु इतोपि अग्रे चिन्तनीयं भवति। नित्यमस्ति वा? नित्यमस्ति चेत् पूर्वसूत्रमपि बलवत् भवितुम् अर्हति इति ततः अग्रे नित्यं, ततः अग्रे अन्तरङ्गं, ततः अग्रे चिन्तनीयं भवति। यत्र तुल्यबलविरोधः अस्ति तत्र अपवादस्य चिन्तनमेव नास्ति, यत्र तुल्यबलविरोधः नास्ति तत्र अपवादस्य चिन्तनम्। अतः प्रथमसोपाने एव तुल्यबलविरोधः अस्ति वा नास्ति वा इति प्रश्नः यदा उदेति, तुल्यबलविरोधः नास्ति इति चिन्तयामः चेत् तदानीम् अपवादस्य साक्षात् प्रसङ्गः भवति। परन्तु तुल्यबलविरोधः अस्ति इति वयं चिन्तयामः चेत् तदानीमेव परसूत्रं, तदानीमेव नित्यसूत्रं, तदानीमेव अन्तरङ्गसूत्रम् इति क्रमेण भवति, चिन्तनीयं भवति कीदृशप्रसङ्गः इति। तर्हि इदानीम् अनयोः मध्ये परसूत्रस्य बलम् इति चिन्तयामः चेदपि ततः अग्रे इतोपि चिन्तयामः अत्र अन्तरङ्गस्य प्रसङ्गः अस्ति वा, नित्यस्य प्रसङ्गः अस्ति वा इति चिन्तनीयम्। तस्मिन् सन्दर्भे अन्तरङ्गस्य प्रसङ्गे यदा वयं चिन्तयामः तदानीम् अन्तरङ्गम् इत्युक्ते किम्, अन्तरङ्गम् इत्यस्य कः अर्थः इति चेत्, अन्तर् अङ्गम् इत्यत्र अन्तर् इत्युक्ते मध्ये इति अर्थः, अङ्गम् इत्युक्ते निमित्तम् इति अर्थः। तर्हि इदानीम् अन्तरङ्गम् इत्युक्ते अन्तर्भूतनिमित्तकत्वम् इति वयं सामान्यतया अवगन्तुं शक्नुमः। तर्हि निमित्तकत्वम् इति सामान्यतया व्याकरणे वयं पश्यामः चेत् निमित्तम् इत्युक्ते, यथा अस्माभिः एतावता पठितं, निमित्तम् इत्युक्ते यत् सप्तमी रूपेण अस्ति अथवा पञ्चमीरूपेण अस्ति यत् पदम्, अथवा यस्य उल्लेखः सूत्रे सप्तमीरूपेण अस्ति अथवा पञ्चमीरूपेण अस्ति यस्य उल्लेखः, तदेव निमित्तम् इति वयं स्वीकुर्मः। अत्रापि तथैव वा इति चेत् सत्यम्, अत्रापि तथैव एव, परन्तु तत्र इतोपि किञ्चित् चिन्तनीयं। निमित्तम् इति उक्तत्वात् सप्तमी पञ्चमी समीचीनं, परन्तु निमित्तम् इत्यनेन तत्र कस्य सङ्केतः इति चेत् तस्मिन् विषये मतभेदाः सन्ति, निमित्तम् इत्यस्मिन् विषये मतभेदाः सन्ति। केचन वदन्ति अत्र अर्थकृतनिमित्तम् इति वदन्ति, केचन संज्ञाकृतनिमित्तम् इति वदन्ति, केचन शब्दकृतनिमित्तम् इति वदन्ति। तर्हि तत्र संज्ञाकृतनिमित्तम् इदानीं चोः शुरनासिके च अपि च पुगन्तलघुपदस्य च अनयोः संज्ञाकृतनिमित्तम् इति पश्यामः चेत् वयं जानीमः संज्ञा इत्युक्ते व्याकरणे तत्र विशिष्टसंज्ञा भवति, इत्युक्ते पारिभाषिकं भवति। तादृशसन्दर्भे कस्यचित् संज्ञा भवति, यथा अङ्गसंज्ञा अथवा उपदासंज्ञा अथवा अन्य तत्र बहवः संज्ञाः सन्ति, बह्व्यः संज्ञाः सन्ति अत्र। तर्हि तस्य संज्ञाम् आश्रित्य वयं पश्यामः चेत् तदानीं पुगन्तलघुपदस्य च इत्यस्य इतोपि अधिकनिमित्तानि, संज्ञाकृतनिमित्तानि सन्ति चोः शुरनासिके च इत्यस्य अपेक्षया। यतोहि पुगन्तलघुपदस्य च इत्यत्र उपदासंज्ञा, अङ्गसंज्ञा, सारधातुकसंज्ञा, अर्धधातुकसंज्ञा, इक् संज्ञा इति तत्र इतोपि बहूनि निमित्तानि सन्ति। परन्तु चोः शुरानसिके चेत् पश्यामः चेत् केवलम् अङ्गे वकारान्तङ्गम्, अनन्तरम् अनुनासिकप्रत्ययः परः। यतोहि अत्र अस्माकम् उदाहरणमस्ति सिवियोगः न इत्यत्र अनुनासिकः अस्ति इति कृत्वा तत्र निमित्तानि न्यूनानि सन्ति। पुगन्तलघुपदस्य च इत्यस्य अपेक्षया. तर्हि तदाधारीकृत्य पश्यामः चेत् चोः शूडनसिकेज इत्यस्य कार्यं स्यात्, यतोहि तस्य निमित्तानि अल्पानि पुगन्तलघुपदस्य च इत्यस्य अपेक्षया. अतः इदानीं तत्र संज्ञाकृतनिमित्तं स्वीकुर्मः चेत् अस्तु, चोः शूडनसिकेज इत्यस्य कार्यं स्यात् इति वयं चिन्तयामः. ततः अग्रे वयं चिन्तयामः तत्र तावदेव अस्ति चेत् पर्याप्तं वा इति चिन्तयामः चेत् तत्र क्लेशः अस्ति वा, क्लेशः अस्ति चेत् कीदृशक्लेशः इति चिन्तनीयं भवति. तदर्थम् अत्र इदानीम् अग्रे शब्दकृतनिमित्तम् अपि च अर्थकृतनिमित्तम् इत्यस्य विषये चर्चा जायमाना अस्ति. शब्दकृतनिमित्तम् इति तु सामान्यव्यवहारः अस्ति. शब्दः इति रामः इति वदामि चेत् शब्दकृतनिमित्तम् इति चेत् तत्र केवलम् आनुपूर्वी, तत्र केवलं रकारः रकार उत्तरवर्ति, आकारः मकारः मकार उत्तरवर्ति, अकारः इति अस्ति, अनन्तरं विसर्गः इति अस्ति, तदेव शब्दः अस्ति. तत्र वर्णः भवति, ध्वनिः भवति, अर्थपूर्णं भवति. इत्युक्ते शब्दः इत्युक्ते न केवलं यः कोऽपि शब्दः, यदि हस्तताडनं करोमि तदानीमपि शब्दः अस्ति, तादृशशब्दः न इङ्गितः अत्र. शब्दः इत्युक्ते अर्थपूर्णं, अर्थपूर्णः स्यात् इति तस्मिन् अर्थे शब्दः इत्युक्तम्. तर्हि तदपेक्षया इदानीम् अर्थकृतनिमित्तम्, इदानीं संज्ञाकृतनिमित्तं समीचीनं नास्ति इति उक्तं नागेशेन, नागेशभट्टेन. अर्थकृतनिमित्तमपि समीचीनं नास्ति इति उक्तम्. अर्थकृतनिमित्तं किमर्थं समीचीनं नास्ति इति तदर्थं तस्य प्रदर्शनार्थम् एकम् उदाहरणम् अस्ति अस्माभिः गतवर्गेण तस्मात् पूर्वम् अस्माभिः चर्चितम्. अत्र अस्माकं अर्थकृतविषये एकम् उदाहरणमस्ति. उदाहरणं किम् इति चेत् स्त्रीयोगः आम् इत्यत्र स्त्रीशब्दस्य वयं जानीमः त्रयः, तिस्रः, त्रीणि इति रूपाणि सन्ति पुल्लिङ्गे, स्त्रीलिङ्गे, नपुंसकलिङ्गे. तर्हि तत्र प्रातिपदिकमस्ति त्रि. तर्हि त्रिशब्दस्य षष्ठी बहुवचने यदा आं प्रत्ययं योजयामः तस्मिन् क्रमे प्रक्रिया कथम् अस्ति, इदानीं स्त्रीत्वविवक्षा अस्ति चेत् कीदृशक्रमः अस्ति इत्येव अस्माकं प्रसङ्गः. स्त्रीलिङ्गे एव चिन्तनमस्ति, पुल्लिङ्गे क्लेशः नास्ति, नपुंसकलिङ्गे अपि क्लेशः नास्ति, यतोहि पुल्लिङ्गे अपि च नपुंसकलिङ्गे तत्र सङ्घर्षः नास्ति, बहूनां सूत्राणां सङ्घर्षः नास्ति. त्रिस्थाने त्रय इति आदेशः, त्रेस्त्रयः इति एकं सूत्रमस्ति, सामान्यसूत्रं त्रेस्त्रयः इति सूत्रेण त्रिस्थाने त्रयादेशः भवति आम् प्रत्यये परे. अतः सरलमस्ति, तत्र किमपि नास्ति. अतः पुल्लिङ्गे त्रिस्थाने त्रयादेशः, त्रययोगः आम्. तदनन्तरं ह्रस्वनद्यापो नुट् इत्यनेन त्रय इति अङ्गं ह्रस्वान्तमङ्गमस्ति, अतः नुट् आगमः भवति प्रत्ययस्य, आम् प्रत्ययस्य नुट् आगमः भवति, अतः त्रययोगः नाम् इति अस्ति. ह्रस्वनद्यापो नुट् इत्यस्य कार्यानन्तरं त्रययोगः नाम्. अधुना नामी इति सूत्रेण अजन्ताङ्गस्य दीर्घत्वं भवति, अतः त्रय इति अङ्गम् अजन्तमस्ति, अन्ते अकारः अस्ति इति कृत्वा तत्र नामी परे इदानीं नाम् अस्ति, तत्र नुटागमस्य अनन्तरं नाम अस्ति, अतः नामी परे इति उक्तं. नामी परे अजन्ताङ्गस्य दीर्घत्वम्, अतः त्रयायोगः नाम, अनन्तरं नत्वं भूत्वा त्रयाणाम् इति रूपमस्ति. एवमेव नपुंसकलिङ्गे अपि अस्ति, तत्र क्लेशः एव नास्ति. परन्तु स्त्रीलिङ्गे वयं पश्यामः चेत् स्त्रीयोगः आम् इत्यत्र बहूनि सूत्राणि प्रसक्तानि. तत्र स्त्रीयोगः आम् इत्यत्र त्रेस्त्रयः इति सूत्रेण त्रयादेशः भवितुमर्हति, अनन्तरं त्रिचतुरो स्त्रियां, तिस्रचतस्र इति सूत्रेण त्रिस्थाने तिस्र आदेशः भवति. त्रिचतुरो स्त्रियां, तिस्रचतस्र इति सूत्रे त्रिस्थाने तिस्र आदेशः. यः कोऽपि विभक्तिसंज्ञकप्रत्ययः, यः कोऽपि प्रत्ययः सुप्रत्ययः अस्ति इति एकं सूत्रं, तस्यापि कार्यं भवितुमर्हति. अनन्तरं ह्रस्वनद्यापु नुट् इति सूत्रेण नुट् आगमः अपि भवितुमर्हति. नामी इति सूत्रेण अजन्ताङ्गस्य दीर्घत्वम् अपि भवितुमर्हति. अपि च एकं विशिष्टं सूत्रमस्ति स्त्रीलिङ्गे, न तिस्रचतस्र इति सूत्रमस्ति. न तिस्रचतस्र इत्युक्ते नामे इति सूत्रेण यः दीर्घत्वम् उक्तं यद् दीर्घत्वम् उक्तं तस्य निषेधकं सूत्रमस्ति न तिस्रचतस्र इत्युक्ते अत्र अस्मिन् सन्दर्भे स्त्रीलिङ्गे यदा त्रिस्थाने तिस्र आदेशः भवति तदानीं दीर्घत्वं न भवति इति निषेधकसूत्रमस्ति तदर्थं तत्र तिसॄणाम् इति नास्ति रूपम् अस्माभिः ज्ञायते एव तत्र रूपमस्ति तिसॄणां तर्हि तादृशरूपसिद्ध्यर्थम् अत्र केन क्रमेण तिसॄणाम् इति रूपस्य प्राप्त्यर्थं केन क्रमेण सूत्राणां प्रवृत्तिः स्यात् इति एव अस्माकं प्रश्नः अस्ति यतोहि अत्र पञ्चसूत्राणि सन्ति एकस्मिन्नेव सन्दर्भे पञ्चसूत्राणि कार्यं कर्तुं आगच्छन्ति इत्युक्ते तत्र वस्तुतः त्रिचतुरो स्त्रियां तिसृचतस्र सस्वनद्यो पोन्नुट् सस्वनद्या पोन्नुट् अनन्तरं तेस्त्रयः इति आदौ आदौ कार्यं कार्यं कर्तुम् इच्छन्ति तदनन्तरं यदा नुटागमः भवति तदानीं नामी तदानीं न तिसृचतस्र नामी इत्यस्य अनन्तरं न तिसृचतस्र इति तत्र क्रमः अस्ति तर्हि इदानीम् आदौ त्रीणि सूत्राणि प्रसक्तानि त्रिचतुरो स्त्रियां तिसृचतस्र तेस्त्रयः अनन्तरं ह्रस्वनद्या पुन्नुट् ह्रस्वनद्या पुन्नुट् इत्यत्र क्लेशः नास्ति तत्र वस्तुतः प्रत्ययस्य नुटागमः भवति तिसृ आदेशः भवति चेदपि अङ्गं ह्रस्व अङ्गमेव अस्ति त्रिस्थाने त्रयादेशः भवति चेदपि अङ्गं ह्रस्वान्तम् अङ्गमेव अस्ति अतः ह्रस्वनद्या पुन्नुट् इत्यस्य कृते तादृशक्लेशः नास्ति तस्य प्राप्तिः कथञ्चित् भवति एव तर्हि वस्तुतः अत्र पश्यामः चेत् त्रिचतुरो स्त्रियां तिसृचतस्र अपि च त्रयस्त्रयः अनयोः एव चिन्तनम् अस्ति तर्हि अनयोः कीदृशसम्बन्धः इति एव वयं तत्र चिन्तनीयं भवति एतावता तत्र प्रश्नः अस्ति वा भगिनी एकः प्रश्नः अस्ति उदाहरणार्थम् अत्र सीवयोगना इति स्थितौ इति परिच्छेदः अस्ति खलु तत्र एतावता अस्माभिः यत् पठितं तत्र शब्दस्य एकस्य एव अपेक्षा वर्तते इति उक्तम् अत्र अङ्गस्य विषये उक्तमस्ति किन्तु अस्माभिः यत् उक्तम् अत्र अन्तिमवाक्यमस्ति सप्तमान्त्यतया वा पञ्चमान्त्यतया वा निमित्ततया उपास्तः शब्दः एव निमित्तपदेन गृह्यते इति चेत् सूत्रे यतोहि लोपो व्योर्वलि इति वदामः चेत् अत्र वलि इति शब्दः प्रत्ययः अस्ति वलि इति निमित्तमस्ति सप्तम्यन्तं निमित्तमस्ति वलि इति पदेन सप्तमी अस्ति निमित्तमपि अस्ति अत्रापि शब्दस्य एव अपेक्षा वर्तते किन्तु अत्र उदाहरणं पश्यामः चेत् सिव्योगना इति वदामः चेत् न इति एव अपेक्षमाणः शब्दः इति भाति किन्तु अत्र सिव् इत्यस्य विषयम् उक्तमस्ति तत् किमर्थं सिव् इत्यस्य अर्थः अपि अस्ति खलु सिव् इति धातोः शब्दः किमुक्तं तत्र किम् उक्तं केवलं शब्दः इति न उक्तं शब्दः अर्थवान् स्यात् इति उक्तं खलु शब्दः अर्थवान् स्यात् इति उक्तं तर्हि सिव् इति यदि वयं स्वीकुर्मः तदानीं तत्र अर्थः अपि आगच्छति अर्थः मास्तु इति नास्ति यत्र वयं शब्दस्य प्राधान्यम् इति वदामः तत्र अर्थस्य प्राधान्यं नास्ति इति नास्ति अर्थः शब्दस्य प्राधान्यम् अस्ति परन्तु शब्दः एव विशेष्यम् अस्ति अर्थः विशेषणम् अस्ति अत्र अत्र प्रसङ्गः कस्य विशेष्यं तत्र किं विशेष्यं किं विशेषणम् इति प्रश्नः अर्थवान् शब्दः इति उक्तं तर्हि शब्दः विशेष्यं परन्तु शब्दस्य प्राधान्यम् अस्ति इत्युक्ते सर्वदा पश्यामः चेत् तत्र सुन्दरः रामः गच्छति सुन्दरः रामः गच्छति इति यदि वदामः तर्हि तत्र कस्य प्राधान्यम् अस्ति रामः इत्यस्य एव प्राधान्यमस्ति खलु प्राधान्यमस्ति सुन्दरः इत्यस्य प्राधान्यं नास्ति वा अस्ति विशेषणरूपे अस्ति विशेषणरूपेण अस्ति खलु, तस्यापि अन्वयः अस्ति क्रियया सह, तस्यापि अन्वयः अस्ति, तस्य प्राधान्यं नास्ति इति नास्ति, परन्तु तत् किं भवति इति चेत् विशेषणं सर्वदा विशेष्यम् आश्रित्य भवति खलु. सुन्दरः सुन्दरः रामः इति वदामः चेत् सुन्दर इति पदं यदस्ति तत्र विशेषनिघ्नम् अस्ति, विशेषम् आश्रित्य अस्ति खलु. अतः तत्र शब्दस्य यदि अर्थवान् शब्दः इति वदामः चेत् तत्र शब्दस्य प्राधान्यम् अर्थस्य गौणता अस्ति तावदेव, अर्थः नास्ति इति नास्ति. अस्तु, तर्हि इदानीम् अग्रे गच्छेम. तर्हि इदानीं पश्यामः तत्र त्रिचतुरस्त्रियां तिसृचतस्र अपि च त्रेस्त्रयः अनयोः कीदृशसम्बन्धः इति पश्यामः. अत्र कोऽपि चिन्तनमस्ति वा, किमपि चिन्तनमस्ति वा अनयोः मध्ये कीदृशसम्बन्धः भवितुम् अर्हति इति? अस्तु, तर्हि अत्र पश्यामः तत्र अत्र किं लिखितम् इति. अस्तु, अत्र एतावता सूत्राणाम् अत्र सूत्राणाम् अर्थः कः इति जानीमः खलु. त्रिचतुरस्त्रियां तिसृचतस्र इति सूत्रेण स्त्रीस्थाने तिसृ आदेशः भवति, यः कोऽपि प्रत्ययः भवतु इति सूत्रार्थः. तदनन्तरं त्रेस्त्रयः इति सूत्रेण त्रिस्थाने त्रयादेशः केवलं षष्टि बहुवचने आं प्रत्यये परे इति तत् सूत्रम् इति सूत्रद्वयं पश्यामः इदानीम्. तर्हि इदानीम् अनयोः कीदृशसम्बन्धः इति पश्यामः, ततः अग्रे इदानीं पठामः. अत्र विजयलक्ष्मीभगिनी पठति वा अस्यां प्रक्रियायाम्? आं पठन्. अस्यां प्रक्रियायां त्रिचतुरोस्त्रियां तिसृचतुसृ इत्यस्मिन् स्त्रियाम् इत्यस्य अर्थनिमित्तकत्वं स्वीक्रियते चेत् तिसृ आदेश विधायकशास्त्रं बहिरङ्गं भवति त्रेस्त्रयः इत्यस्य अपेक्षया इति त्रयादेशविधायकशास्त्रं प्रति. त्रिचतुरोस्त्रियां तिसृचतुसृ 7-99 इत्यनेन स्त्रियां त्रिस्थाने तिसृ चतुर्स्थाने चतुसृ विभक्तिसम्यकप्रत्यये परे. त्रेस्त्रयः 7-153 इत्यनेन त्रिस्थाने त्रयादेशो भवति आम् प्रत्यये परे. उभयत्र परनिमित्तकत्वम् अस्ति, अतः स्त्रियाम् इत्यस्य अर्थनिमित्तकत्वं स्वीक्रियते चेत् त्रिचतुरोस्त्रियां तिसृचतुसृ इति बहिरङ्गं भवति त्रयः इति सूत्रं प्रति. यतोहि त्रयः इति सूत्रे किमपि अर्थनिमित्तं नास्ति, अनेन कारणेन अन्तरङ्गत्वात् त्रयादेशस्य प्राप्तिः. अस्यां दशायां तिसृ आदेशस्य अभावात् तिसृ आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति. तस्माच्च दीर्घत्वस्य निषेधकसूत्रं न तिसृचतुसृ व्यर्थं तन्न भवेत्. अत्र सूत्रद्वयम् अस्ति, एकं तु त्रिचतुरो स्त्रियां तिसृचतुसृ इति एकं सूत्रं. स्त्रियाम् इति अत्र अर्थनिमित्तकत्वम् अस्ति. स्त्रीलिङ्गे त्रिचतुरो तिसृचतुसृ इति रूपं निष्पद्यते इति भगिनी सूत्रं. हा भगिनी, अत्र प्रथमं वदतु अनयोः कीदृशसम्बन्धः एतावता यदस्माभिः अधीतं, इत्युक्ते पूर्वपरप्रसङ्गः नित्यः इति तादृशम् अधीतं खलु, तत्र पश्यामः चेत् अनयोः कीदृशप्रसङ्गः अस्ति? अत्र प्रथमं सूत्रं स्त्रियाम् इति सूत्रे एव लिखितमस्ति, परन्तु त्रयः इत्यत्र तद्वत् कोऽपि निर्बन्धः किमपि नास्ति. त्रयस्त्रयः सर्वत्र भवितुम् अर्हति. वेरेज् सर्वत्र इत्युक्ते कुत्र? सर्वत्र इत्युक्ते त्रयस्त्रयः त्रि इति यत्र आयाति तत्र षष्ठीविभक्तेः रूपं त्रयः इति भवति इति षष्ठीविभक्तेः कृते त्रयस्त्रयः इति आयाति. हा, षष्ठी बहुवचने, केवलम् एकस्मिन् स्थले, बहुत्र नास्ति. बहुवचने, परन्तु त्रि चतुरो स्त्रियां तिस्र चतुस्र इति स्त्रियाम् इति अस्ति. अतः एतस्य प्रसक्तिः स्त्रीलिङ्ग स्त्रीलिङ्गस्य कृते एव भवति इति निमित्तमस्ति. स्त्रीलिङ्गे एव भवति. कुत्र भवति? अत्र तु षष्ठी इति नास्ति, तत्कारणं सर्वत्र स्त्रीलिङ्गे सर्वासु विभक्तिषु भवति इति एव. सर्वासु विभक्तिषु भवितुम् अर्हति. तर्हि अनयोः पूर्वपरप्रसङ्गः अस्ति वा? पूर्वपरप्रसङ्गः नास्ति खलु, एक्सेप्ट् षष्ठीविभक्तिस्थाने भवितुम् अर्हति. हा, न इत्युक्ते तत्र अनयोः तुल्यबलविरोधः अस्ति वा इति मम प्रश्नः. तुल्यबलविरोधः केवल षष्ठीविभक्तेः षष्ठीविभक्ति बहुवचनस्य स्थाने भवितुम् अर्हति. न, तुल्यबलविरोधः अस्ति वा नास्ति वा? तुल्यबल इत्युक्ते एतस्य कार्यस्य स्थानं स्वातन्त्र्येण अस्ति. प्रथमसूत्रस्य द्वितीयसूत्रस्य अपि स्थानम् अस्ति. स्वातन्त्र्येण कार्यं कर्तुं शक्यते. अतः तुल्यबलः बलविरोधः अस्ति इति एव. समीचीनम्, समीचीनं. तुल्यबलविरोधः अस्ति, द्वयोः अपि तुल्यबलविरोधः अस्ति. तर्हि तुल्यबलविरोधः अस्ति चेत् तत्र अस्माकं सिद्धान्तः कः? तुल्यबलविरोधः अस्ति चेत् तत्र परसूत्रस्य प्रसक्तिः एव भवति इति परिभाषा अस्ति खलु, बलियान् इति. परसूत्रे परं कार्यं, विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्रस्य बलम् अस्ति. सङ्ख्या पश्यामः चेत् त्रिचतुरो स्त्रियां तिस्र चतुस्र इत्यस्य सङ्ख्या अनन्तरमस्ति. तदेव तस्य एव अधिकबलम् इति भवति. सत्यं, तर्हि परत्वात् एव तत्र चतुरो स्त्रियां तिस्र चतुस्र इत्यस्य कार्यं भवितुमर्हति खलु. ततः अग्रे वयम् इतोपि पश्यामः तत्र अर्थकृतनिमित्तं स्वीक्रियते चेत् किं भवति इति पश्यामः. इदानीम् अन्तरङ्गस्य चिन्तनम् इत्युक्ते अत्र त्रयस्त्रयः अपि च तिस्र त्रिचतुरो स्त्रियां तिस्र चतस्र अनयोः पृथक् पृथक् कार्यक्षेत्रम् अस्ति. त्रयस्त्रयः इत्यस्य कार्यक्षेत्रं कुत्र अस्ति अन्यत्र? त्रयस्त्रयः नपुंसकलिङ्गे अपि अस्ति, पुंलिङ्गे अपि अस्ति. बहु समीचीनं. तर्हि त्रयस्त्रयः इत्यस्य कार्यक्षेत्रं कुत्र इति चेत् पुल्लिङ्गे नपुंसकलिङ्गे तस्य पृथक्तया कार्यम् अर्हति, तत्र क्लेशः एव नास्ति. अतः पृथक् कार्यक्षेत्रम् अस्ति. त्रिचतुरो स्त्रियां तिस्र चतस्र इत्यस्य कार्यक्षेत्रं कुत्र? सर्वासु विभक्तिषु स्त्रीलिङ्गार्थे भवति. षष्ठीविभक्ति बहुवचनं विहाय अन्यत्र सर्वत्र भवति खलु? भवति. अतः तस्यापि अवकाशः अस्ति. तर्हि द्वयोः अपि अन्यत्र अन्यत्र लब्धावकाशः अस्ति. अतः परसूत्रस्य बलं विप्रतिषेधे परं कार्यम् इति सिद्धान्तेन त्रिचतुरो स्त्रियां तिस्र चतस्र इति सूत्रं परसूत्रम् अस्ति. अतः तस्य बलम् इति वयं वक्तुं शक्नुमः. पूर्वपरप्रसङ्गः इत्येव वयं स्वीकुर्मः चेत् तदानीं तथा वक्तुं शक्नुमः. इदानीं ततः अग्रे अन्तरङ्गस्य प्रसङ्गः अस्ति वा, कथञ्चित् अन्तरङ्गः अन्तरङ्गम् इति सिद्धान्तेन कथञ्चित् त्रयस्त्रयः इत्यस्य कार्यं प्रथमं भवितुम् अर्हति वा इति प्रश्नः अस्ति. यदि त्रिचतुरस्त्रियां त्रिचतुस्र इति बहिरङ्गमस्ति कथञ्चित्, त्रयस्त्रयः इति अन्तरङ्गमस्ति चेत् इदानीं त्रयस्त्रयः इति सूत्रं पूर्वसूत्रम् अस्ति चेत् अपि अन्तरङ्गत्वात् प्रथमं कार्यं कर्तुम् अर्हति. अतः तदर्थम् एव वयं चिन्तयामः इदानीम्, इतोपि अग्रे तत्र अनयो मध्ये एकं सूत्रम् अन्तरङ्गं वा इति चिन्तनम् अस्ति, तदर्थं वयं चिन्तयामः. नो चेत् परसूत्रं तत्र एव स्थगयितुं वयं शक्नुमः, तत्रैव स्थगनं स्यात् खलु. प्रथमसूत्रस्य कार्यक्षेत्रं बृहत् अस्ति इति, त्रयस्त्रयः केवलं षष्टिविभक्तेः स्थाने एव कार्यं कर्तुं शक्यते स्त्रियाम् इति परिस्थित्यां. इत्युक्ते यद्यपि वयं जानीमः परसूत्रस्य अत्र त्रिचतुरो स्त्रियां त्रिचतुस्र इति सूत्रं परसूत्रम्, अतः तस्य कार्यं स्यात् इति वयं चिन्तयितुं शक्नुमः. इतोपि एकं स्तरम् अग्रे वयं पश्यामः चेत् अन्तरङ्गस्य स्थितिः अस्ति वा इति चिन्तनीयं, तावदेव, अन्यत् किमपि नास्ति. अन्तरङ्गस्य परिस्थितिः अस्ति वा, येन कथञ्चित् त्रयस्त्रयः इति प्रथमं कार्यं तस्य भवति वा इति चिन्तनीयं. तावदेव खलु, रूलिङ्ग् औट् आप्षन्स्, बिकास् अत्र परसूत्रस्य कार्यम् इति उक्तं, तर्हि कथञ्चित् तत्र अन्तरङ्गत्वात् पूर्वसूत्रस्य कार्यं भवति वा इति प्रश्नः इति चिन्तनीयं. यदि अन्तरङ्गचिन्तने अपि त्रिचतुरस्त्रियां त्रिचतुस्रि इत्येव कार्यं करोति चेत् क्लेशः एव नास्ति. तर्हि वयं वदामः त्रिचतुरस्त्रियां त्रिचतुस्रि इति सूत्रं परत्वात् अन्तरङ्गत्वात् कार्यं करोति इति वक्तुं शक्नुमः. परन्तु तथा अस्ति वा इति प्रश्नः. इदानीं त्रिचतुरस्त्रियाम् इति परत्वात् इति अस्ति, परन्तु अनयोर्मध्ये किम् अस्ति अन्तरङ्गम् इति प्रश्नः. अस्तु, अस्मिन् परिच्छेदे किम् अस्ति, किं भगिनि, अस्मिन् परिच्छेदे किम् अस्ति, किम् उक्तमस्ति अस्मिन् परिच्छेदे? तुल्यबलविरोधः अस्ति, तत्कारणं लब्धावकाशः, स्वातन्त्र्येण लब्धावकाशः द्वयोः सूत्रयोः स्तः, तत्कारणं परसूत्रस्य अधिकं बलं भवति, परिभाषा अस्ति. किं विस्मृतवती, परिभाषा विप्रतिषेधे परं कार्यम् इति परिभाषया स्त्रियां तिसृचतुस्रयोः त्रिचतुरोस्त्रियां तिसृचतुस्र इत्यस्य संख्या अनन्तरम् अस्ति इति कृत्वा षष्ठीविभक्तेः स्थाने तस्य प्रसक्तिः भवितुम् अर्हति. परन्तु यदि वयम् अन्तरङ्गबहिरङ्ग निमित्तकत्वं पश्यामः, तत्र त्रयस्त्रयः इत्यस्य निमित्तं त्रिचतुरोस्त्रियां तिसृचतुस्र इत्यस्य निमित्तस्य अन्तः अस्ति इति भाति. तत्कारणं न किमर्थम् अन्तः अस्ति इति वदति? तस्य केवलं षष्ठीविभक्तेः स्थाने एव कार्यं भवति खलु. एतस्य तु स्त्रियां सर्वासु विभक्तिषु भवति, तर्हि षष्ठीविभक्तेः स्थाने कस्मिन् कस्य सूत्रस्य प्रसक्तिः भवति इत्येव चिन्तनम् अत्र खलु. सत्यं, षष्ठीबहुवचने अनयोर्मध्ये किं सूत्रं कार्यम्, अनयोर्मध्ये कस्य सूत्रस्य प्रसक्तिः भवति इति यदा वयं चिन्तयामः, तत्र त्रयस्त्रयः इत्यस्य निमित्तमेव अन्तः इति भाति खलु. अन्तः कथम् अस्ति इति प्रतिपादयतु, त्रयस्त्रयः इत्यस्य निमित्तं किम्? त्रयस्त्रयः इति सूत्रं वदति त्रि इत्यस्य स्थाने त्रयादेशः भवति आम् प्रत्यये परे इति, एण्ड् तिसृचतुस्रयोः स्त्रियां त्रिचतुरो स्त्रियां तिसृचतुस्रु वदति स्त्रियां स्त्रीलिङ्गे सर्वासु विभक्तिषु तिसृ चतुस्रु इति एव भवति तत्र कथम् अन्तर्भूतकत्वम् एतत् तिसृचतुस्र इति सर्वासु विभक्तिषु तिसृचतुस्र अनन्तरं प्रत्ययः आयाति षष्ठीविभक्ते कृते अपि आयाति इति वक्तुं शक्यते परन्तु त्रयस्त्रयः केवलं षष्ठीविभक्तेः इति एव अस्ति तत्र तस्य निमित्तकं न्यूनमस्ति खलु केवलं षष्ठीविभक्तेः कृते एव हा परन्तु भवती कस्मिन् अर्थे अन्तर्भूतं वदति इति मया बुद्धं परन्तु अत्र अन्तर्भूतकत्वम् इत्युक्ते तत्र साधारणतया सावधानतया वक्तव्यं यतोहि अन्तर्भूतकत्वम् इत्युक्ते तत्र यद् अस्माभिः पूर्वं चर्चितम् एकम् उदाहरणं स्वीकृत्य दृष्टं खलु तत्र यादृश अन्तर्भूतकत्वं तादृश अन्तर्भूतकत्वम् अत्र नास्ति तत्र निमित्तसमुदायमध्ये इदमस्ति इति नास्ति खलु तद्वत् नास्ति तद्वत् नास्ति कार्यक्षेत्रं किमस्ति लघ्वी अस्ति हा कार्यक्षेत्रं लघु अस्ति अस्तु नास्ति चिन्ता परन्तु अत्र अत्र अस्मिन् परिच्छेदे किम् उक्तं तत्र विशेषतया किम् उक्तम् इति चेत् त्रयस्त्रयः इति सूत्रस्य निमित्तं वयं पश्यामः चेत् किम् आवश्यकं त्रयस्त्रयः इति सूत्रस्य कार्यार्थं त्रि इति आवश्यकं त्रि इति आवश्यकं प्रातिपदिकं त्रि इति आवश्यकम् अनन्तरम् आं प्रत्ययः आवश्यकः तस्मिन् सन्दर्भे त्रिस्थाने त्रयादेशः भवति तावदेव तत्र त्रि इति आवश्यकम् अनन्तरम् आम् इति प्रत्ययः आवश्यकः ओ अस्तु अस्तु अत्र तिसृ त्रिचतुरो स्त्रियां तिसृचतुस्र तत्र आम् आवश्यकम् अनन्तरं स्त्रियाम् इत्यपि आवश्यकं तद्वा इति स्त्रियाम् इति अधिकम् अस्ति तत्र त्रिचतुरो स्त्रियां तिसृचतुस्र इत्यत्र किम् आवश्यकम् इति चेत् त्रि इति प्रातिपदिकम् आवश्यकम् आम् इति प्रत्ययः आवश्यकम् अपि च अन्यत् किमपि अपेक्षितं तत्र स्त्रियां स्त्रियाम् इति अपेक्षितम् खलु आम् अतः अत्र पश्यामः चेत् त्रिचतुरो स्त्रियां तिसृचतुस्र इत्यत्र त्रीणि निमित्तानि सन्ति त्रयस्त्रयः इत्यत्र निमित्तद्वयं द्वयं खलु आम् तस्य आधारेण वयं पश्यामः चेत् किं भवति तत्र तस्य आधारेण त्रयस्त्रयः इति अन्तरङ्गं भवति त्रिचतुरो स्त्रियां तिसृचतुस्र इति सूत्रस्य अपेक्षया तद् बहिरङ्गं भवति एतद् अन्तरङ्गं भवति हा समीचीनं तर्हि त्रयस्त्रयः इदानीम् अन्तरङ्गम् अस्ति कथम् अन्तरङ्गम् अस्ति इति चेत् तस्य केवलं निमित्तद्वयमेव अपेक्षितं त्रि इति अपेक्षितम् आम् प्रत्ययः अपेक्षितः त्रिचतुरो स्त्रियां तिसृचतस्रु इत्यत्र किम् अपेक्षितम् इति चेत् त्रि इति प्रातिपदिकम् अपेक्षितम् आमिति प्रत्ययः अपेक्षितम् अपि च स्त्रियाम् इति अर्थकत्वम् अपेक्षितम् अर्थनिमित्तकत्वम् अपेक्षितम् स्त्रियाम् इति तत्र निमित्तं तत्र प्रत्ययरूपेण नास्ति स्त्री प्रत्यये परे इति नास्ति तत्र स्त्रियां लौकिक अर्थमेव स्त्रियाम् इति खलु हा स्त्रियाम् इत्युक्ते स्त्रियां विषये स्त्रियाम् इति अर्थे तदानीमेव तत्र त्रिस्थाने तिसृ आदेशः भवति इति उक्तं तर्हि अत्र त्रीणि निमित्तानि सन्ति त्रयस्त्रयः इत्यत्र निमित्तद्वयं तर्हि अस्माभिः किं चर्चितं यस्य निमित्तानि अल्पानि तदन्तरङ्गं यस्य निमित्तानि अल्पानि तदन्तरङ्गं यस्य निमित्तानि अधिकानि तद् बहिरङ्गं तर्हि अत्र त्रयस्त्रयः इत्यस्य निमित्तानि अल्पानि यतोहि निमित्तद्वयमेव अस्ति अतः त्रयस्त्रयः इति अन्तरङ्गम् इदानीं पश्यन्तु त्रयस्त्रयः इति पूर्वसूत्रम् अस्ति तथापि अन्तरङ्गत्वात् तस्य बलम् अधिकम् इति वक्तुं शक्नुमः खलु अतः एव तत्र पूर्वपरप्रसङ्गे एव वयं न स्थगयामः ततः अग्रे पश्यामः अनयोः बहिरङ्ग अन्तरङ्गप्रसङ्गः अस्ति वा इति पश्यामः चेत् त्रयस्त्रयः इति अन्तरङ्गम् अस्ति इति इदानीम् उक्तम् अस्तु तर्हि अनेन कारणेन अन्तरङ्गत्वात् त्रयादेशस्य प्राप्तिः अस्याम् अन्तिमवाक्यं किम् अस्ति तस्मिन् परिच्छेदे अस्यां दशायां तिसृ आदेशस्य अभावात् तिसृ आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति, तस्माच्च दीर्घत्वस्य निषेधकसूत्रं न तिसृ चतुसृ व्यर्थं तन्न भवेत्। अस्तु अस्तु, अतः यदि वयम् अन्तरङ्गशास्त्रमेव अत्र बलियान् इति यदि वयं तत् स्वीकुर्मः तर्हि षष्ठमे अध्याये न तिसृ चतुसृ इति निषेध दीर्घत्वस्य निषेधकसूत्रं व्यर्थं भवति। षष्टिविभक्तेः यदा आम् इति योजयामः तत्र तिसृणाम् इति दीर्घत्वं न भवेत् इति सूत्रम् अस्ति, तत् सूत्रं व्यर्थं भवति। किमर्थं भवति व्यर्थं? षष्ठिविभक्तेः स्थाने यदि त्रयस्त्रयः इति सूत्रस्य प्रसक्तिर्भवति तत्समये त्रि तिसृ चतुसृ इति सूत्रं व्यर्थं भवति खलु षष्ठिस्थाने। सत्यं, त्रयस्त्रयः इति सूत्रेण त्रिस्थाने त्रयादेशः भवति चेत् तर्हि त्रययोगः आम् इति अस्ति, त्रययोगः आम्, तत्रापि नुट् आगमः भवति, तस्वनध्यापो नुट् इत्यनेन आम् प्रत्ययस्य नुट् आगमः भवति, त्रययोगः नाम, तदानीं नामे च इति सूत्रेण दीर्घत्वं भवति, त्रयाणाम् इति भवति, तत्र तु न तिसृ चतुसृ इत्यस्य अवकाशः नास्ति खलु। त्रयाणाम् इति सन्दर्भे न तिसृ चतुसृ इत्यस्य अवकाशः नास्ति, यतोहि न तिसृ चतुसृ इति सूत्रं तत्र एव कार्यं करोति यत्र त्रिस्थाने तिसृ आदेशः भवति, अपि च तत्र दीर्घत्वं यदा भवति तिसृ इति यदा अस्ति तदानीं तस्य निषेधः अस्ति तत्र दीर्घत्वं मास्तु इति। परन्तु त्रिचतुरस्त्रियां तिसृ चतुसृ इत्यस्य सूत्रस्य अवकाशः एव नास्ति चेत् तदानीं न तिसृ चतुसृ इत्यस्यापि अवकाशः न भवति एव, अतः तत् सूत्रं व्यर्थं खलु। बुद्धं वा? बुद्धं किञ्चित् किञ्चित् बुद्धं किं किञ्चित् किञ्चित् बुद्धम् इति न भवती सम्यक्तया बुद्धं मया ज्ञातुं शक्यते। अस्तु, इदानीं अत्र कः वदति, अत्र शोभा भगिनी वदतु तत्र किमस्ति, अत्र एकवारं पुनः वदतु भगिनी। प्रयत्नं करोमि। तत्र त्रिचतुरोस्त्रियां तिसृ चतुस्त्रु इति एकं सूत्रम्, अपि च त्रयस्त्रयः इति अन्यत् द्वयोः प्रसक्तिः। तत्र त्रिचतुरोस्त्रियां तिसृ चतुस्रु इत्यस्य त्रीणि निमित्तानि सन्ति। तत्र किं स्त्रियां तत्र परनिमित्तं विभक्तिप्रत्ययः भवेत्, अपि च एकनिमिषं भगिनि, तिसृ आदेश तत्र त्रयस्त्रयः इति आम् प्रत्यये परे षष्टिविभक्ति इत्यस्य एव प्रसक्तिः, किन्तु त्रिचतुरोस्त्रियां तिसृ चतुसृ इत्यस्य विभक्तिप्रत्ययेषु परे, अपि च अन्यद् सम्यक्तया न स्मरामि तत्र भगिनी, क्षम्यताम्। न तत्र तावदेव, त्रिस्थाने तिसृ आदेशः विभक्तिप्रत्यये परे स्त्रियाम्। आम्, अपि च अन्यत् तत्र त्रीणि निमित्तानि सन्ति किल, विभक्तिप्रत्ययेषु परे अपि च स्त्रियां, त्रिस्थाने तिसृ आदेशः, त्रिस्थाने तिसृ आदेशः, अस्तु अस्तु, त्रयस्त्रयः इति आम् इति प्रत्यये परे एव, अपि च त्रयादेशः भवति तत्रापि आम् इति प्रत्यये परे, अपि अन्यत् किं तत् अन्तरङ्गम् इति अभवत्, कथम् अभवत् अन्तरङ्गम् इति? तत्र द्वे निमित्ते एव भवतः इति अन्तरङ्गम् अभवत्, त्रिचतुरोस्त्रियां तिसृ चतुस्रु इत्यस्य कृते त्रयस्त्रयः इति अन्तरङ्गम् अभवत् इति उक्तं किल? सत्यं. हा, तेन तस्य कार्यं भवितुम् अर्हति. तेन अन्तरङ्गं भवति इति कृत्वा त्रयस्त्रयः इत्यस्य प्राप्तिः भवति इति भवितुम् अर्हति. सत्यम्. अन्तरङ्गम् अस्ति चेत् अन्यत् सूत्रं बहिरङ्गं बहिरङ्गं भवति. तर्हि तत्र नियमः कः? अन्तरङ्गबहिरङ्गयोः नियमः कः? नियमः कः इत्युक्ते तत्र निमित्तानि कानि सन्ति, अपि कति निमित्तानि सन्ति इति. तयोः निमित्तानि यस्य किं गौणं भवति इति भवति चेत् तत् अन्तरङ्गं भवति. यानि निमित्तानि सन्ति द्वयोः सूत्रेषु तेषु लेस् निमित्तानि अल्पनिमित्तानि कस्य भवति तद् सूत्रम् अन्तरङ्गं भवति. तर्हि अन्तरङ्गम् अस्ति चेत् तत्र किम् अस्ति नियमः? अस्माभिः किं पठितं नियमः? अन्तरङ्गबहिरङ्गयोः मध्ये एकम् अन्तरङ्गम् अन्यत् बहिरङ्गम् अस्ति चेत् तत्र किं नियमः? तत्र हा किं तदेव तस्य एव कार्यं भवेत् इति किं तत्र किम् उक्तवन्तः तस्य कृते इत्युक्ते तदेव किल, किं किमपि सूत्रम् अन्तरङ्गं भवति तस्य एव तदेव बलवत् भवति इति. तत्र बलवत् इति वदामः वा? बलवत् इति न वदामः, तत्र परिभाषा का? परिभाषा का तत्र? बहिरङ्गसिद्धत्वात् अन्तरङ्गम्. असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषा अस्ति खलु? असिद्धं बहिरङ्गम् अन्तरङ्गे इत्युक्ते एकं सूत्रम् अन्तरङ्गम् अस्ति चेत् अन्यत् बहिरङ्गं, तर्हि बहिरङ्गम् असिद्धं भवति. आम् आम् आम्. अतः इदानीं त्रयस्त्रयः इति अन्तरङ्गम् इति वदामः चेत् अन्यत् सूत्रं बहिरङ्गम् इति कृत्वा तत् असिद्धम् अस्ति. अस्तु अस्तु अस्तु, समीचीनं. तर्हि त्रयस्त्रयः इति अन्तरङ्गत्वा तस्य कार्यं भवति इति वदामः चेत् कः क्लेशः? यदि भवति चेत् तत्र त्रयादेशस्य त्रया इति आदेशः प्राप्तिः भवति. यदि तादृशं भवति चेत् तिसृ इत्यस्य आदेशः न भवति. तिसृ इत्यस्य आदेशः न भवति चेत् दीर्घत्वम् अपि न भवति. यतोहि पूर्वं दृष्टवन्तः तिसृ इत्यस्य आदेशः भवति चेत् तत्र नामि इति सूत्रम् अपि आगच्छति, अपि च दीर्घत्वं न भवति इति. अतः तत्र यदि न भवति चेत् तस्मात् दीर्घत्वस्य निषेधसूत्रं न तिसृ चतुसृ इति अपि व्यर्थं भवति इति. तत्र यदि तस्य एतादृशः प्रक्रिया सोपानानि भवन्ति तत्र न तिसृ चतुसृ इत्यस्य सूत्रस्य प्रसक्तिः एव न भवति, लब्धावकाशः न भवति इति. ततः सूत्रं व्यर्थं भवति, तदा मा भवेत् इति दत्तम्. समीचीनं. तथा न अत्र अष्टाध्यायम् एकमपि सूत्रं व्यर्थं न स्यात् इत्येव अस्माकं लक्ष्यं. किं लक्ष्यं खलु? एकमपि सूत्रं व्यर्थं न भवेत् इत्येव लक्ष्यं. तर्हि अत्र अर्थकृतनिमित्तमपि वयं स्वीकुर्मः चेत् त्रिचतुरस्त्रियां त्रिचतुरस्त्र इत्यत्र अर्थकृतनिमित्तं वयं स्वीकुर्मः चेत् तत् सूत्रं बहिरङ्गं भवति. बहिरङ्गमस्ति इति कृत्वा असिद्धम्, अतः तस्य प्राप्तिः कुत्रापि न भवति षष्टिबहुवचने. तदानीं तत्र दीर्घत्वमपि न भवति, न तिसृचतुस्र इत्यस्य अवकाशः अपि न भवति एव, अतः तत् सूत्रं व्यर्थं भविष्यति. तावत् अवगतं वा गोमतीभगिनी? अवगतं वा? भगिनि क्षम्यतां, मम एकः प्रश्नः अस्ति. तत्र नामीसूत्रस्य निमित्तं किमपि नास्ति न? तत्र कुत्रापि षष्ठीविभक्ति बहुवचनरूपे भवितुम् अर्हति न? षष्ठी बहुवचनम् अस्तु. यदि तत् भवति तदनन्तरं हा न तिसृ चतुसृ इत्यस्य सूत्रस्य कार्यं न भवति, यतोहि तिसृ अपि च चतुसृ इत्यस्य पदानि पदद्वयस्य परन्तु तिसृ आदेशस्य अभावात् दीर्घत्वमपि न भवति. तिसृ इति आदेशस्य दीर्घत्वमपि न भवति, तिसृ आदेशस्य दीर्घत्वनिषेधः अपि न भवति. तदेव मम प्रश्नः, दीर्घत्वं किमर्थं न भवति? अतः नामी इति इत्यस्य तु दीर्घत्वं न भवति इति नास्ति, दीर्घत्वं न भवति इति नास्ति विषयः. दीर्घत्वं तु भवति एव, त्रया इति अस्ति चेदपि त्रयाणाम् इति भवति, तत्र क्लेशः नास्ति. परन्तु अत्र किम् उक्तम्? अत्र किम् उक्तं? तिसृ आदेशः न भवति चेत् तिसृ आदेशस्य दीर्घत्वमपि न भवति, दीर्घत्वं न भवति चेत् निषेधः अपि नास्ति इति उक्तम्. ओ अस्तु, तत् समीचीनमेव अस्तु. परन्तु नामी इत्यस्य कार्यं भवति यदि त्रयस्त्रयः इति कार्यं भवति तदनन्तरमपि भवति भवति तत्रापि भवति तत्रापि भवति तत्र तत्र क्लेशः नास्ति. परन्तु अत्र अत्र किम् उक्तम् इति चेत् अस्यां दशायां तिसृ आदेशस्य अभावात् तिसृ आदेशः न भवति चेत् तिसृ आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति. त्रयादेशस्य दीर्घत्वप्राप्तिः इति न उक्तं तत्र. तिसृ आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति, तस्मात् दीर्घत्वस्य निषेधकसूत्रमपि व्यर्थम् इति उक्तम्. तत् समीचीनं, तत् समीचीनं भगिनी. अत्र दीर्घस्य चर्चा एव न अस्ति, नामिसूत्रमेव वदति दीर्घत्वम्. अत्र दीर्घत्वचर्चा एव नास्ति अत्र. न अस्ति खलु तत्र, तदेव अत्र अत्र उक्तं दीर्घत्वस्य. त्रिस्थाने त्रयादेशः भवति चेत् दीर्घत्वं भवति. नामि इति सूत्रेण त्रयाणाम् इति रूपम् अस्ति, तत्र क्लेशः नास्ति, दीर्घत्वं न भवति. नामिसूत्रम् अत्र न उक्तं तत्र. न न न अत्र उक्तमेव, तत्र दीर्घत्वप्राप्तिः इति उक्तं खलु. दीर्घत्वप्राप्तिः केन सूत्रेण भवति? नामी इत्यनेन एव. नामिसूत्रेण तत्र न उक्तं, अस्मिन् स्थले न उक्तं. न न अत्र अन्तिमवाक्यम् अवाक्यं पश्यतु. अस्यां दशायां तिसृ आदेशस्य अभावात् तिसृ आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति. दीर्घत्वप्राप्तिः केन सूत्रेण? नामी इति सूत्रेण. तस्मात् दीर्घत्वस्य निषेधकसूत्रस्य सूत्रं व्यर्थं भवति इति अर्थः. तत् अवगतम्. अहं किं वदामि इति चेत्, अत्र नामिसूत्रस्य सूत्रम् इति सूत्रं न उक्तं तत्र. हा उक्तं भगिनि, साक्षात् न उक्तं, तथापि वयम् अवगन्तुं शक्नुमः खलु. तत्र तिसृदेशस्य दीर्घत्वप्राप्तिः नामी इत्यनेन एव, अन्यकेन सूत्रेण भवितुमर्हति इति वयम् अवगन्तुं शक्नुमः. साक्षात् न उक्तः चेदपि अवगन्तुं शक्नुमः. अस्तु गोमती भगिनी, अवगतं वा? अहं चिन्तयामि भगिनी, मया अवगतं. वदामि? वदतु. वदामि सारांशरूपेण वदतु. त्रि इति प्रातिपदिकम्, अनन्तरम् आम् इति षष्टिविभक्ति बहुवचनप्रत्यय. तत्र किं भवति, सूत्रद्वयं कार्यं कर्तुम् आगच्छति. त्रयः त्रिचतुरुस्त्रियं तिसृचतसृ इति सूत्रद्वयं कार्यं कर्तुम् आगच्छति. तत्र त्रयस्त्रयः इति पुल्लिङ्गे नपुंसकलिङ्गे अपि भवति. त्रिचतुरस्त्रियां केवलं स्त्रियाम् एव, स्त्रीलिङ्गविवक्षायामेव भवति. अतः सूत्रद्वयम् एकस्मिन् काले एकत्र कार्यं कर्तुम् आगच्छति. तेषां स्त्रियाम् इत्युक्ते सर्वासु विभक्तिषु कार्यं भवति, अतः अन्यत्र अन्यत्र कार्यं भवितुं शक्नोति. अतः परसूत्रं बलवत् भवति. परसूत्रम् अस्ति त्रिचतुरस्त्रियाम् इति, अतः तत् बलवद् भवति इति. वयं स्थगयामः वा अग्रे गच्छामः वा इति चिन्तयामि चेत्, बहिरङ्ग अन्तरङ्गम् इत्यस्य प्रसक्तिः अस्ति वा इति चिन्तयामः. अत्र त्रिचतुरस्त्रियां तिसृ चतसृ इति सूत्रस्य निमित्तानि अधिकानि भवति. स्त्रियामपि भवति, स्त्रियाम् इति अपि भवेत्, स्त्री इति प्रातिपदिकम्, आम् इति प्रत्ययम्. अत्र त्रयस्त्रयः, तत्र त्रि इति प्रातिपदिकम्, आम् इति प्रत्ययम्. तत् अतः निमित्तानि न्यूनानि भवन्ति त्रयस्त्रयः इत्यनेन इत्यस्य विषये. अतः त्रयस्त्रयः अन्तरङ्गसूत्रमस्ति, असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषया त्रिचतुरस्त्रियां तिसृचतस्रु बहिरङ्गसूत्रं भवति. अन्तरङ्गसूत्रमेव बलीयत् भवति, बलवत् भवति, बलवत् भवति. अतः त्रयस्त्रयः इति बलवत् भवति इति अत्र भवति. अनन्तरं किं सूत्रं कार्यं करोति, अगेन् वेन् वि चिन्तयामः, त्रयस्त्रयः कार्यं करोति चेत् त्रि इत्यस्य त्रय आदेशः भवति, अनन्तरं नुमागमः भवति, अनन्तरं दीर्घत्वं भवति, त्रयाणाम् इति रूपं सिद्धम्. तस्मिन् स्थित्ये, तस्यां स्थित्यां तिसृ आदेशस्य अभावम् अस्ति. केन कारणं चेत् त्रयस्त्रयः एव कार्यं करोति, तिसृ चतस्र न भवति. अतः तस्य दीर्घस्य प्राप्तिः न भवति. एकं सूत्रमस्ति अष्टाध्याय्यां, न तिसृ चतस्र इति. तिसृ चतस्र चेत् दीर्घत्वं न भवति इति सूत्रमस्ति. तस्य सूत्रस्य प्रसक्तिः एव न भवति त्रयस्त्रयः इति कार्यं करोति चेत्. एकमपि सूत्रं व्यर्थं न भवेत् इति अस्ति. अतः अतः किं सूत्रं कार्यं करोति, कार्यं कर्तुं शक्नोति इति. बहु समीचीनम् इत्युक्ते, बहु समीचीनं भगिनि. अत्र इत्युक्ते तत्र किम् अस्ति, अर्थकृतनिमित्तं वयं स्वीकुर्मः चेत् तत्र क्लेशः भवति इति अवगन्तुं शक्नुमः खलु. यतोहि न तिसृतस्रु इत्यस्य कार्यं स्यात्, यतोहि अस्माकं लक्ष्यं किम् इति वयं जानीमः. लोके रूपं किम् अस्ति, तिसृणाम् इति रूपम् अस्ति, तदेव वयं प्राप्तुम् इच्छामः. तर्हि तस्यां स्थितौ अत्र त्रयस्त्रयः इति कार्यं करोति चेत् एकं सूत्रं व्यर्थं भवति, अपि च इष्टरूपमपि न प्राप्नुमः इति अस्ति. इष्टरूपमपि न प्राप्नुमः, एकं सूत्रमपि व्यर्थं भवति. अतः अत्र अर्थकृतनिमित्तं स्वीकुर्मः चेत् क्लेशः अस्ति इति वयम् अवगन्तुं शक्नुमः खलु. अस्तु, समीचीनम्. इदानीम् अग्रे पठामः. अरविन्द महोदय. अत्र भगिनी क्षम्यताम्, अत्र यदि त्रयस्त्रयः इति कार्यं करोति तत्र तु त्रिषु लिङ्गेषु षष्ठी विभक्ति बहुवचनरूपम् एकमेव भवति किल, त्रयाणामेव भवति यदि एतस्य सूत्रस्य कार्यं भवति. हा, सर्वत्र त्रयाणाम् इति रूपं भवति, एकं सूत्रमपि व्यर्थं भवति, इष्टरूपमपि न प्राप्नुमः. अस्तु अस्तु भगिनि, द्वितीयविभक्तेः बहुवचनरूपं स्त्रीलिङ्गे किम् अस्ति भगिनि? तिस्रः. तिस्रः प्रथमविभक्तेः तिस्रः, द्वितीयविभक्तेः अपि तिस्रः वा? द्विवचने एव अस्ति, तत्र बहुवचनं नास्ति. बहुवचने एव, बहुवचने एव अस्ति, द्विवचने नास्ति. नित्यस्त्री नित्यबहुवचनं, स्त्री इति नित्यबहुवचनं. हा, तत्र बहुवचनरूपाणि एव सन्ति. आं, सत्यं. द्विवचनम् एकवचनं किमपि नास्ति तत्र. तिस्रः चतुस्रः तावदेव, द्वयोः विभक् द्वयोः किं विभक्त्योः विभक्त्योः अस्ति. अग्रे अरविन्द महोदय. एकं संशय, त्रयस्त्रयः एवं चतुस्त्री त्रिचतुरस्त्रियां तिसृचतुस्रि, यदि स्त्रीत्वविवक्षा अस्ति चेत् तिचतुस्त्रियां तिसृचतुस्रि इति निरवकाशत्वं विद्यते त्रयस्य इति कृत्वा निरवकाशत्वमेव भवति न? पुल्लिङ्गे तु प्राप्तिः अस्ति खलु, त्रयस्य त्रिस्रयस्य सर्वत्र अस्ति, किन्तु त्रित्वविषयान् त्रिचतुरस्त्रे तिसृचतुस्रि इति विधीयते न? परन्तु तस्य अवकाशः बहुत्र अस्ति खलु, तत्र तु तत्र स्त्रीविवक्षायां त्रयस्त्रयस्य निरवकाशत्वं विद्यते न? त्रयस्त्रयः इति स्त्रीत्वविवक्षा नास्ति तस्मिन् सूत्रे. स्त्रीत्वविवक्षाविषये न किमपि न उक्तं. त्रयस्त्रयः इति सूत्रे स्त्रीस्थाने त्रयादेशः आमि परे तावदेव. तत्र एकत्र स्थले किं तत्र तुल्यविलोदितं भवति तत् यदि तस्य प्रसक्तिः नास्ति चेत्? भगिनि भगिनि नास्ति. त्रयस्त्रयः तु पुंलिङ्गे नपुंसकलिङ्गे भवति खलु, तस्य निरवकाशत्वं न भवति. किन्तु स्त्रीत्वविवक्षा अस्ति चेत् तत्र ते त्रयत्व आनगमिन् तस्य प्रभावः एव नास्ति. तत्र तुल्यविलोदत्वं कथं स्थापितं भवति? न त्रयस्त्रयः इति सूत्रे कुत्र लिखितमस्ति स्त्रियां न भवति इति? न लिखितम् अत्र, भवती एव उक्तं न तत्र नपुंसकलिङ्गे पुल्लिङ्गे एव अस्ति स्त्रीत्वविषयं. नपुंसकलिङ्गे पुल्लिङ्गे अवकाशः प्राप्यते इति कृत्वा निरवकाशत्वं न भवति इति अहम् उक्तवती. त्रयस्त्रयः इति सूत्रे तु स्त्रियां वा न अस्त्रियाम् इति किमपि नास्ति, तत्कारणं स्त्रियाम् अर्थे अपि तदेव तदेव मम प्रश्नं. किमपि नास्ति किन्तु चतुस्त्रियाम् इति स्त्रियाम् उक्तत्वात् तत् निरवकाशत्वं स्थापितं क्रियते त्रयस्त्रयस्य. कुत्र? स्त्रीत्वविवक्षायां. तत्र स्त्रीत्वविवक्षायां यत् निरवकाशत्वं स्थापितं अस्ति चेत् तत्र तुल्यविलोदत्वम् अपि न स्थापितुं शक्यते वा? न, परन्तु षष्ठी एतस्य सूत्रस्य किमपि विभक्ति भवतु, यदि स्त्रीत्वविवक्षायां त्रयस्त्रयस्य अवकाशः नास्ति चेत् तुल्यविलोदत्वं कथं भवति इति मम प्रश्नः. न, त्रयस्त्रयः इति सूत्रं किं वदति? त्रि इति प्रातिपदिकम् अस्ति, अनन्तरम् आमि इति प्रत्ययः आयाति चेत् एतस्य सूत्रस्य प्रसक्तिः अस्ति इति एव अस्ति तत् सूत्रे. स्त्रियां वा स्त्रियां वा इति किमपि नास्ति भवतु, भवितुमर्हति खलु. किन्तु मम प्रश्नः अस्ति, बाधितं भवति स्त्रीत्वव्यवस्थायां तस्य सम्पूर्णसूत्रस्य एवं प्रत्ययान इति कृत्वा एकस्मिन् स्थले उभयसूत्रं कथं कार्यं करोति? न, एतस्य सूत्रस्य कार्यं पुंलिङ्गस्य स्थाने न भवति. त्रिचतुरो स्त्रियां तिसृचतुस्रु इति किमर्थम् अत्र स्त्रियाम् इति अस्ति इति कृत्वा, परन्तु त्रयस्त्रयः इति सूत्रस्य स्त्रियां कार्यं न भवितुम् अर्हति इति कथं भवान् उक्तवान्? परसूत्रं निषिध्यते. हरिओम् भगिनि. हरिओम्. बुद्धं वा अत्र कः प्रश्नः? मम प्रश्नः अस्ति, त्रिचतुरस्त्रियाम् इति स्त्रीत्वविवक्षायां त्रयस्य प्रसक्ति निषिध्यते परसूत्रम् इति कृत्वा तुल्य अवकाशं कथं स्थापितं भवति इति मम प्रश्नः. तुल्य अवकाशं नास्ति. कस्य नास्ति अवकाशः? किमपि विभक्ति भवतु, षष्टि वा द्वितीय वा त्रिचतुस्रो स्त्रियां विवक्षायां षष्टिविभक्ति न भवति. अत्र पुल्लिङ्गे नपुंसकलिङ्गे एवं स्त्रीलिङ्गे त्रित्रयस्य कोऽपि स्पष्टता नास्ति, तत् सर्वत्र त्रीणि अवस्थायां तस्य तुल्यत्वम् अस्ति. किन्तु परसूत्रं त्रिचतुरस्त्रियां तिसृचतुस्र इति निरवकाशत्वं स्थापितं करोति स्त्रीत्वविवक्षायां त्रयस्त्रयस्य प्रभावः न भवति इति. श्रेयस्त्रयः इति सूत्रं सामान्यसूत्रमस्ति, तत्र किमपि न उक्तं स्त्रियां पुल्लिङ्गेन किमपि न उक्तम्। अतः यत्र यत्र त्रि अस्ति तस्य अनन्तरम् आं प्रत्ययः अस्ति, त्रयस्त्रयः इति अपि आगच्छति, तत्र तस्य बाधनार्थं तत्र कोऽपि किमपि सूत्रं नास्ति। अतः त्रियोगः आम् इत्यस्यां स्थित्यौ इत्यस्यां स्थित्यां त्रयस्त्रयः इति तु आगच्छति एव, स्त्रियां वा भवतु पुल्लिङ्गे वा भवतु नपुंसकलिङ्गे भवतु यत्किमपि भवतु त्रयस्त्रयः इति तु आगच्छति एव। तत्र तु त्रिचतुरो स्त्रियां तिसृचतुस्र इति अपि आगच्छति, यतोहि तत्र विशिष्टतया स्त्रियाम् इति उक्तत्वात् इदानीं मम स्त्रीत्वविवक्षा अस्ति इति कृत्वा त्रिचतुरो स्त्रियाम् इति अपि आगच्छति, त्रयस्त्रयः इति अपि आगच्छति, यतोहि त्रयस्त्रयः इति किमपि न उक्तम्। तत्र तत्र परसूत्रं चतुर्षु स्त्रियां त्रयस्त्रयस्य निरवकाशित्वं कल्प्यते, कल्प्यते परन्तु कल्प्यते परन्तु निरवकाशत्वम् इत्युक्ते किम्? यत्र यस्य सूत्रस्य कुत्रापि अवकाशः नास्ति, त्रिचतुरो स्त्रियां तिसृचतुस्र इति तथा अस्ति वा? निरवकाशत्वम् इति सन्दर्भः अस्ति वा? इदानीं त्रियोगः आम् इति सन्दर्भे त्रिचतुरो स्त्रियां तिसृचतुस्र इत्यस्य निरवकाशत्वम् अस्ति इति वक्तुं शक्यते वा? तत्र स्त्रीत्वविषयम् एव अस्ति न, स्त्रीत्वविषयमेव अस्ति, तथापि स्त्रीयोगः आम् इति सन्दर्भे त्रिचतुरो स्त्रियां तिसृचतुस्र इति सूत्रं कार्यं न करोति चेत् तत् सूत्रं व्यर्थं भवति वा इति प्रश्नः। मम चिन्तनमस्ति तत् एतत् सूत्रं त्रिचतुर्षु स्त्रियां त्रयस्रयस्य बहुक्षेत्रमस्ति, किन्तु ये अल्पक्षेत्रमस्ति कृत्वा निरवकाशत्वं भवति इति तथा नास्ति, तथा नास्ति। अल्पक्षेत्रं बहुक्षेत्रम् इति सम्यक् अस्ति चिन्तनं, परन्तु निरवकाशत्वम् अपवादस्य लक्षणं, निरवकाशत्वम् अस्ति वा नास्ति वा इति प्रश्नः। त्रिचतुरो स्त्रियां तिसृचतुस्र स्त्रीयोगः आम् इति सन्दर्भे कार्यं न करोति चेत् तत् सूत्रं व्यर्थं भवति वा इति प्रश्नः, भवति वा नास्ति वा? भवति न, कथं भवति, कथं भवति? स्त्रीत्वविषयं किम् अन्य किं करोति? त्रियोगः प्रथमविभक्तौ तिस्रः इति रूपम् अस्ति खलु, तिस्रः तिसृभिः तत्र सर्वत्र तिसृषु सर्वत्र कार्यं करोति खलु तत्र, किन्तु तत् सर्वं स्त्रीत्वविवक्षायाम् एव अस्ति न, स्त्रीत्वविवक्षायामेव, अतः सूत्रस्य व्यर्थता इति नास्ति, सूत्रस्य व्यर्थता इति नास्ति। व्यर्थता इत्युक्ते कथं व्यर्थता इत्युक्ते एकस्मिन् स्थले अपि कार्यं न कर्तुम् अर्हति चेत् तदानीं व्यर्थता, त्रिचतुरो स्त्रियां तिसृचतुस्रि इति तथा नास्ति, अतः अपवादः इति वक्तुमेव न शक्यते। मम चिन्तनं यदस्ति किदचित् स्त्रियाम् इति प्रबाध्यते त्रयस्य स्त्रीत्वविवक्षायाम् इति, न तथा नास्ति, अत्र अपवादस्य सन्दर्भः नास्ति, यतोहि अत्र त्रिश्चतुरो स्त्रियां तिसृचतुस्र इत्यस्य कार्यं बहुत्र भवति, अतः अपवादस्य नास्ति, यद्यपि तथा अपवादः इति भाति, यतोहि स्त्रियाम् इति विशिष्टतया उक्तत्वात् अपवादः इति भाति, परन्तु अपवादः नास्ति वस्तुतः, यतोहि अत्र केवलम् आं प्रत्यये परे वयं चिन्तनं कुर्वन्तः स्मः खलु, आं प्रत्यये परे तु त्रिचतुरो स्त्रियाम् इत्यस्य अपवादत्वं नास्ति, यतोहि तस्य अन्यत्र लब्धावकाशः अस्ति। भगिनी तत्र त्रयस्त्रयः इति त्रिशब्दस्य कृते एव भवति, परन्तु त्रिचतुरो स्त्रियां तिसृ चतुस्र चतुरशब्दस्य कृते अपि भवति किल, तत्र अन्यत्र लब्धावकाशः अस्ति किल? न तथा नास्ति, न चिन्तनीयं, त्रि इति सन्दर्भे वयं चिन्तयामः, चतुर् इति पृथक् क्षेत्रम् अस्ति, पृथक् विषयः अस्ति, तर्हि पृथक् अन्यत्र लब्धावकाशः अस्ति किल? अन्यत्र लब्धावकाशः इति तथा नास्ति, अन्यत्र लब्धावकाशः इति त्रि इति सन्दर्भे त्रयः इति तिस्रः इति रूपम् अस्ति खलु, तिस्रः तिसृभिः, अस्तु ओ अस्तु अस्तु, कोऽपि विभक्तिसंज्ञकप्रत्ययः परे अस्ति चेत् भवति न भगिनि, कोऽपि इत्युक्ते अत्र त्रिचतुरो स्त्रियां तिसृचतुस्र इति सूत्रे दलद्वयम् अस्ति, न स्मर्तव्यं, दलद्वयम् अस्ति, पृथक् पृथक् दलम् अस्ति, त्रिस्थाने तिसृ आदेशः, चतुर्स्थाने चतस्र आदेशः, द्वयोः पृथक् पृथक् पृथक् पृथक् कार्यक्षेत्रम् अस्ति, अत्र कण्डीशन् द्वयम् अस्ति, अतः चतुर्स्थाने अवकाशः अस्ति चेत् अन्यत्र लब्धावकाशः इति न वक्तुं शक्यते. त्रिस्थाने अपि अन्यत्र लब्धावकाशः अस्ति वा इति प्रश्नः. ओ अस्तु, तिसृभिः अस्ति. अस्तु अस्तु अस्तु, इदानीम् अग्रे गच्छेम. अरविन्द् महोदय, स्पष्टं वा? स्पष्टं, किन्तु भवतः चिन्तनं भवतः चिन्तने तत्र कः क्लेशः इति चेत् चिन्तनं समीचीनमेव, तथा अन्यत्र लब्धावकाशः नास्ति इति वदति. परन्तु अत्र पश्य द्रष्टव्यम् इत्युक्ते अस्मिन् सन्दर्भे सूत्रं कार्यं न करोति चेत् सूत्रं व्यर्थं भवति वा इति प्रश्नः. तस्य उत्तरं किं? व्यर्थं भवति वा सूत्रं? मम अन्यत्र लब्धावकाशत्वप्रसङ्गे नास्ति. त्रयस्त्रयस्य अस्मिन् स्त्रीत्वं विवशायां परसूत्रं प्रबाध्यते पूर्वसूत्रस्य कार्यक्षेत्रम् इत्येव मम न पर तदेव अस्माभिः चर्चितं खलु. परत्वात् त्रिचतुरस्त्रियां तिसृचतुस्त्री इति कार्यं भवितुम् अर्हति. ततः अग्रे चिन्तनीयम् अत्र अन्तरङ्गत्वम् अस्ति नास्ति वा इति चिन्तनीयं. तदेव वयं चिन्तयन्तः स्मः. परत्वात् तु त्रिचतुरस्त्रियां तिसृचतुस्त्री इति अस्ति. अहं किं चिन्तयामि इति चेत् भवान् किं वक्तुम् इच्छति इति चेत् पाणिनी किमर्थं त्रिचतुरस्त्रियां तिसृचतुस्त्री इति सूत्रं कृतवान्? यतोहि तत्र त्रयस्त्रयः इति उत्सर्गः अस्ति, त्रिचतुरस्त्रियाम् इति अपवादः अस्ति इति भवान् वक्तुमिच्छति खलु? तथा नास्ति अत्र वस्तुतः. किमर्थम् इति चेत् त्रिचतुरस्त्रियाम् इत्यत्र बहुत्र अवकाशः अस्ति. यदि त्रिचतुरस्त्रियाम् इति सूत्रे अपि आमी परे इति उक्तं तदानीम् अपवादत्वं कल्पयितुं शक्यते. त्रिचतुरस्त्रियाम् इति सूत्रे आमी परे इत्येव उक्तं चेत् तदानीम् अपवादः, परन्तु आमी परे इति न उक्तम् अत्र. भगिनी तथापि वदतु. क्षम्यतां भगिनी, वदतु. क्षम्यतां. यदा स्त्रीलिङ्गस्य विवक्षा अस्ति तत्समये त्रयस्त्रयः अनन्तरं त्रिचतुरोस्त्रियां तिसृचतुस्सु द्वयोः सूत्रयोः सङ्घर्षः भवितुमर्हति. परन्तु यदि नपुंसकलिङ्गे अथवा पुंलिङ्गे षष्टिविभक्तेः विवक्षा अस्ति तत्समये तिसृचतुस्र इति सूत्रं न आयाति खलु. तत्र तु स्पष्टं स्त्रियामिति अस्ति. यदि वयम् अन्यत् उदाहरणं शप् एव श्यन् इति चिन्तयति चेत् शप् सर्वत्र कार्यं कर्तुं शक्यते. यथा त्रयस्त्रय इति समानमस्ति, श्यन् इति केवलं पृथक्क्षेत्रे कार्यं इति कृत्वा तत्र युवादिगणे त्रयस्त्रप् कार्यं कर्तुम् अर्हति चेत् अपि न कर्तुं अपि च अत्र अनयोः भेदः कः इति वदतु कोऽपि. द्वयमपि समानपरिस्थितिः वा? अरविन्द् महोदय समानम् इति चिन्तयति खलु. प्रश्नः किम् अस्ति भगिनि? प्रश्नः कः अस्ति? अरविन्द् महोदय भवान् समानम् अस्ति इति चिन्तयति खलु? कार्यक्षेत्रस्य प्रसक्त्या समानं दृश्यते. अत्र भेदः अस्ति, अत्र भेदः अस्ति. अत्र वंशी भगिनि पश्यतु, महोदय वदति कर्तरि शप् इति सूत्रेण शप् शप् विधीयते, अनन्तरं दिवादिभ्यः श्यन् इत्यनेन श्यन् विधीयते. तर्हि श्यन् यथा अपवादः अस्ति शप् इत्यस्य, एवमेव अत्रापि त्रिचतुरस्त्रियाम् इति अपवादः अस्ति त्रयस्त्रयः इत्यत्र इति वदति. तर्हि अनयोः भेदः अस्ति वा, समानमस्ति वा, कोऽपि वदतु. न, तत्र भगिनि वदतु. तत्र भेदः अस्ति न भगिनि, यतोहि यत् दिवादिभ्यः श्यन् इति सूत्र तत्र कार्यं न करोति, अन्यत्र कार्यं कुत्रापि न कर्तुं शक्यते किल. तत्र दिवादिगणे एव कार्यं करोति, परन्तु अत्र अस्मिन् परिस्थितौ तु त्रिचतुरोस्त्रियां त्रिचतुरोस्त्रियां तिसृचतुस्र इति सूत्रस्य कार्यम् अन्यत्रापि भवितुम् अर्हति. यतोहि गोमती भगिनी उक्तवती, अहं तत्र अन्येषां प्रत्ययानां विषये अपि भवितुम् अर्हति. सर्वेषां प्रत्ययानां विषये त्रिशब्दस्य तिसृ अपि न तिसृभिः. तत् कथं जानीमः? तत् कथं जानीमः? अन्यत्रापि तस्य कार्यमस्ति इति कथं जानीमः? तत्र निमित्तं किमपि नास्ति न भगिनि, किमपि न उक्तं. तत्र तु स्त्रीस्थाने तिसृ चतुर् न क्षम्यतां तिसृ चतुस्थाने चतुस्रु इति भवति तदेव उक्तं किल विभक्तिसंज्ञप्रत्ययपरे हा विभक्तिसंज्ञकप्रत्ययपरे इति उक्तं खलु सत्यं न सत्यं हा इति भेदः इति एव भेदः अस्ति शक्ष्यम् इत्यत्र निमित्तं किं शप् कर्त्रादे एकं तु कर्त्री सार्वधातुकप्रत्ययपरे अस्ति चेत् कर्तृशप् कार्यं करोति शन् शन् अपि तु दिवादिगणे अस्ति चेत् तत्र कर्तृशप् तत्र भाद्य तत्र दिवादिगणे अस्ति चेत् निमित्तं किं निमित्तं किं सर्वधातुकप्रत्ययपरे तत्रापि सार्वधातुकप्रत्ययपरे उभयत्र निमित्तं समानं वा न वा समानमेव भगिनि समानम् अस्ति तदेव तदेव महान् भेदः अस्ति अनयोः कर्तरिषप् ष्यन् अनयोः निमित्तं समानम् अस्ति कर्तार्थकसार्वधातुकप्रत्यये परे कार्यं भवति इति निमित्तं समानं परन्तु अत्र त्रयस्त्रयः अपि च त्रिचतुरोस्त्रियाम् अनयोः निमित्तं समानं नास्ति इति महान् भेदः पश्यति वा इति महान् भेदः अतः शप्ष्यन् अनयोः अपवादत्वं वक्तुं शक्यते परन्तु त्रयस्त्रयः त्रिचतुरोस्त्रियाम् अनयोः अपवादत्वं न वक्तुं शक्यते यतोहि त्रिचतुरोस्त्रियाम् इत्यत्र अमीपरे इति न उक्तं विभक्तिसंज्ञकप्रत्यये परे इति उक्तत्वात् तस्य कार्यक्षेत्रं बहु बृहत् अस्ति सर्वासु विभक्तिषु तस्य कार्यं भवितुम् अर्हति अतः अपवादत्वं कल्पयितुमेव न शक्यते इति वक्तुं न शक्यते सूर्यफलविरोधः एव अस्ति अत्र पश्यति खलु अरविन्द महोदय अधुना इति अत्र निमित्तं कथम् अस्ति इत्यपि च चिन्तनीयम् अत्र केवलं त्रयस्त्रयः इति त्रिस्थाने त्रयः अपि च त्रिस्थाने तिस्रः इति तावत् एव पश्यति चेत् अपवादत्वम् इति भाति परन्तु त्रिचतुरस्त्रियाम् इत्यस्य कार्यक्षेत्रं बृहत् अस्ति सर्वासु विभक्तिषु तस्य कार्यमस्ति अस्तु इदानीम् अग्रे गच्छेम भवान् एव पठतु अरविन्द महोदय यदि च त्रयादेशस्य अनन्तरं स्थानिवत् भावेन तिसृ आदेशः उच्यते उच्यत तदा च तस्य दीर्घा सति दीर्घत्वनिवारणार्थं न तिसृचतुसृ इत्यस्य अवसरः स्यात् इति कथनेन अपि न भवति यतोहि यया रीत्या तिसृ आदेशस्य अपेक्षा त्रयादेशः अन्तरङ्गमस्ति तया एव रीत्या तिसृ आदेशस्य अपेक्षया दीर्घादेशः अति अन्तरङ्गम् अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत्त्वेन यदि तिसृ आदेशः स्यात् पुनः लक्ष्ये लक्षणान्येन लक्षणान्यायेन लक्ष्ये लक्षणन्यायेन दीर्घादेशो न भवति तस्यां दशायां न तिसृचतुस्रु इति दीर्घनिषेधकसूत्रं व्यर्थं भवति एव अस्य निवारणार्थम् अर्थनिवर्तकत्वं न स्वीक्रियते तत्र लक्ष्ये लक्षणा न्यायेन दीर्घादेशो न भवति अवगतं भगिनि लक्ष्ये लक्षणा क्रमेण गच्छतु महोदय क्रमेण गच्छतु यदि त्रयादेशस्य अनन्तरं स्थानिवद्भावेन तिसृ आदेशः उच्यते तदा च तस्य दीर्घसति दीर्घत्वनिवारणार्थं न तिसृचतुस्र इत्यस्य अवसरः स्यात् अत्र आदेश तिसृ आदेशत्वेन तिसृचतुस्र इति प्रतिपादकसूत्रस्य दीर्घनिवारणत्वं भवति इति भाति तथापि न भवति यतोहि यस्य रीत्या तिसृ आदेशस्य अपेक्षया त्रयादेश अन्तरङ्गमस्ति तिसृ आदेशस्य अपेक्षया त्रयादेश अन्तरङ्गमस्ति कथम् इति अत्र एकक्षणम् अत्र किञ्चित् वदामि अत्र पश्यतु प्रथमम् एकः सिद्धान्तः अस्ति स्थानिवद्भावः इति सिद्धान्तः अत्र अवगच्छन्ति वा स्थानिवद्भावः इत्यस्य विषये कोऽपि जानाति वा स्थानिवत् इति या नास्ति तस्य स्थाने अन्यत् स्थानिवत् भवति इति यस्य आदेशः भवति तादृश आदेशः भवति चेदपि न भवति इति स्वीकर्तव्यं स्थाने यत् आसीत् तदेव स्वीकर्तव्यम् इति तादृशं किञ्चित् अस्ति. अत्र पश्यन्तु, अत्र वस्तुतः एकं सूत्रमस्ति, अग्रे अग्रे गत्वा पठिष्यामः. स्थानिवत् आदेशो अनल् विधौ इति एकं सूत्रमस्ति. स्थानिवत् आदेशो अनल् विधौ इति सूत्रमस्ति. तत्र तत् सूत्रं किं वदति इति चेत्, सामान्यतया यदा आदेशः भवति, किमपि अस्ति तत्र स्थानिनौ किमपि अस्ति, तस्य स्थाने किमपि आदेशः भवति, तर्हि तादृशसन्दर्भे यदा आदेशः भवति तदानीम् आदेशः स्थानिवत् भवति. इत्युक्ते किम् इति चेत्, स्थानिनी तत्र केचन गुणाः भवन्ति. स्थानि इदानीं तत्र पा धातोः स्थाने पिब इति आदेशः भवति इति एकं सूत्रमस्ति खलु. पा स्थाने पिब इति आदेशः भवति, अतः पिबति इति रूपमस्ति. तर्हि पा इत्यस्य स्थाने पिब इति आदेशः भवति. तर्हि पा इत्यस्य ये गुणधर्माः सन्ति ते गुणधर्माः पिब इत्यस्मिन् अपि आरोपितं भवति. तर्हि पा इत्यस्य के गुणधर्माः इति चेत्, पा इति धातुः अस्ति, पिब इति आदेशः धातुः नास्ति. तथापि पा इति धातुः अस्ति, तस्य स्थाने पिब इति आदेशः भवति चेत् पिब इत्यस्यापि धातुसंज्ञा आगच्छति. तदेव स्थानिवत्, स्थानिनी ये गुणाः सन्ति ते गुणाः आदेशे अपि भवन्ति. इदानीं स्थानि अङ्गमस्ति इति चिन्तयतु. स्थानी अङ्गमस्ति, अङ्गस्य स्थाने किमपि आदेशः भवति चेत् तादृश आदेशः तस्यापि अङ्गसंज्ञा भवति. प्रत्ययस्य स्थाने किमपि आदेशः भवति चेत् तस्य अपि प्रत्ययत्वं भवति, आदेशस्यापि प्रत्ययत्वं भवति. तदेव स्थानिवत् इति वदामः. स्थानिवत् सूत्रं तदेव अस्ति परवल्लिङ्गं न, परवल्लिङ्गं द्वन्द्व तत्पुरुषे तत् भिन्नम् अस्ति, तथा नास्ति. स्थानिवत् परवल्लिङ्गं द्वन्द्व तत्पुरुषयोः स्थानिवत् कथं तत्र उत्तरपदवत् उत्तरपदस्य लिङ्गवत् तत्र वत् प्रत्ययः अस्ति, वत् तथा वत् इति अस्ति. अत्र तु स्थानिवत् तत्र वत् इति अस्तु, तत्र वत् इति भिन्नविषयः अस्ति. अत्र किं वयं वदामः इति चेत्, मूले किमपि आसीत् तस्य आदेशे अध्यारोपः इति एव अत्र विषयः अस्ति. मूले किमपि अस्ति तस्य आदेशे अध्यारोपः इति सामान्यनियमः अस्ति. इत्युक्ते अत्र अष्टसु स्थलेषु स्थानिवद्भावः भवति. इत्युक्ते अत्र स्थानी धातुः अस्ति चेत् तस्य आदेशः अपि धातुः भवति. स्थानी अङ्गम् अस्ति चेत् आदेशः अपि अङ्गं भवति. स्थानी प्रत्ययः अस्ति चेत् आदेशः अपि प्रत्ययः भवति. प्रत्ययः विभिन्नाः सन्ति खलु, कृत् प्रत्ययः, तद्धितप्रत्ययः, सुप् प्रत्ययः, तिङ् प्रत्ययः इति विभिन्नप्रत्ययः सन्ति. तर्हि आदेशः अपि तादृशप्रत्ययः एव भवति. अपि च स्थानी अव्ययमस्ति चेत् आदेशः अपि अव्ययं भवति. स्थानी पदम् अस्ति चेत् आदेशः अपि पदं भवति इति सामान्यनियमः अस्ति. स्थानिनी ये धर्माः सन्ति ते धर्माः आदेशे अपि भवन्ति इति सामान्यनियमः अस्ति. परन्तु सूत्रे स्थानिवत् आदेशो अनल् विधौ इति उक्तं. तत्र अनल् विधौ, अल् विधिः अस्ति चेत् न भवति स्थानिवत्. इदानीम् अल् विधिः वा अनल् विधिः वा इति चिन्ता इदानीं मास्तु, यतोहि तस्य विषये गभीरः चर्चा आवश्यकी अस्ति. तर्हि अनल् विधिः इत्युक्ते किम् इति चेत्, यत्र कश्चन विधिः अस्ति तस्य कश्चन सूत्र इत्युक्ते किञ्चित् सूत्रमस्ति यत्र अल् वर्णम् इत्युक्ते एकं वर्णम् आश्रित्य यत्र कार्यम् अस्ति, तादृशसूत्रमस्ति चेत् स्थानिवद्भावः न भवति इति विषयः अस्ति. तस्मिन् विषये इदानीं न चिन्तयामः. परन्तु सामान्यव्यवहारः कथं भवति इति चेत्, आदेशः स्थानिवत् भवति. स्थानिनी ये गुणधर्माः सन्ति ते धर्माः आदेशे अपि भवन्ति इति सामान्यव्यवहारः अस्ति. तावत् बुद्धं वा, स्थानिवत् बुद्धं वा? मीना भगिनी एकवारं वदतु. मीना भगिनी अस्ति वा? अहमस्मि भगिनि. यत्र यत्र स्थानी भवति तत्र आदेशः भवति तस्मिन् स्थाने, तत् स्थानस्य भावः अपि अनुगृह्णाति यत् उदाहरणं वा पा इति धातुः अस्ति पिब इति भवति भवति तस्मिन् समये पिब अपि धातुरूपं भवति वा धातु इत्यस्य स्थानं भवति तदेव स्थानिवत् इत्युक्ते स्थानिनी ये धर्माः सन्ति ते धर्माः आदेशे अपि भवन्ति इति विषयः अस्ति अत्र अस्माकं सन्दर्भे इदानीं त्रयस्त्रयः इति सूत्रं कार्यं करोति इति यदा वदामः त्रयस्त्रयः इति सूत्रं कार्यं करोति इति वदामः तत्र त्रिचतुरस्त्रियां त्रिचतुरस्त्रि इति सूत्रं प्रबाद्य यतोहि तत् सूत्रं बहिरङ्गम् इति कृत्वा त्रयस्त्रयः इति सूत्रं प्रथमं कार्यं करोति चेत् तर्हि त्रययोगः आम् इति सन्दर्भे इदानीं तत्र स्थानीयवद्भावेन इदानीमपि तत्र त्रि इति एव अस्ति त्रि इति प्रातिपदिकम् एव अस्ति इति विचिन्त्य तत्र पुनः त्रिचतुरस्त्रियां त्रिचतुरस्त्रि इत्यस्य कार्यं भवितुम् अर्हति इति अत्र उच्यते तावद् बुद्धं वा तर्हि स्थानीयवद्भावेन तत्र तिसृ आदेशः भवति चेत् तिसृयोगः आम् इति सन्दर्भे इदानीं तत्र दीर्घत्वं भवितुम् अर्हति नामी इति सूत्रेण दीर्घत्वं भवितुमर्हति तस्य बाधनं भवति न तिसृ चतस्रु इत्यनेन अतः तिसृणाम् इति रूपं सिद्ध्यते इति वयं वदामः चेत् तत्रापि क्लेशः अस्ति किमर्थं क्लेशः अस्ति इति चेत् इदानीं स्थानिवद्भावेन इदानीमपि त्रि इति अस्ति इति विचिन्त्य तिसृ आदेशः इदानीं भवितुम् अर्हति इति वयं चिन्तयामः चेत् तत्र पुनः तिसृ आदेशः अपि च दीर्घत्वम् अनयोः कीदृशसम्बन्धः इति पश्यामः चेत् तत्र दीर्घत्वम् इति यत् अस्ति तस्य तु अर्थकृतनिमित्तं किमपि नास्ति नामी इति सूत्रे अर्थकृतनिमित्तं किमपि नास्ति परन्तु त्रिचतुरस्त्रियाम् इत्यस्मिन् सूत्रे अर्थकृतनिमित्तम् अधिकम् अस्ति नामी इति सूत्रे किं वदति तत्र अजन्ताङ्गस्य दीर्घत्वं नामी परे इति उक्तं तावदेव तत्र उक्तम् अजन्ताङ्गस्य दीर्घत्वं नामी परे इति तावदेव तत्र निमित्तद्वयमेव अस्ति अजन्तमङ्गम् अनन्तरं नामी परे इति अस्ति परन्तु त्रिचतुरस्त्रियां तिसृ चतस्रु इत्यत्र त्रीणि निमित्तानि सन्ति त्रि इति प्रातिपदिकम् आमी विभक्तिसंज्ञकप्रत्ययः अनन्तरं स्त्रियाम् इति अस्ति अतः त्रिचतुरस्त्रियाम् इति पुनः बहिरङ्गं नामी इति सूत्रम् अन्तरङ्गम् अतः नामी इति सूत्रमेव अत्र कार्यं करोति इति वदामः चेत् तत्र किं भवति इति चेत् त्रययोगः आम् इत्यत्र नामी इति सूत्रेण दीर्घत्वं तर्हि त्रयाणाम् इति रूपं सिद्ध्यति तर्हि एवमस्ति चेत् तत्र पुनः तत्र स्थानीयवद्भावः भवितुम् अर्हति वा त्रयाणाम् इति सन्दर्भे पुनः स्थानीयवद्भावः इदानीमपि त्रिवत् एव अस्ति इति वयं वदामः चेत् तदानीं तत्र किं भवति तर्हि अस्तु इदानीमपि स्थानीयवद्भावः अस्ति इति वयं विचिन्त्य तत्र त्रिचतुरस्त्रियाम् इत्यस्य अधुनापि कार्यं भवतु इति कृत्वा तिसृयोगः आम् इति वयं वदामः चेत् अधुना पुनः दीर्घत्वं भवितुम् अर्हति वा इति चेत् न अत्र पुनः दीर्घत्वं न भवति किमर्थम् इति चेत् अत्र एकः न्यायः अस्ति लक्ष्ये लक्षणन्यायः इति अस्ति तत् किं वदति इति चेत् एकवारम् एकस्य सूत्रस्य प्रवृत्तिः जाता चेत् तस्मिन् एव स्थले पुनः तस्य कार्यं न भवितुम् अर्हति त्रियोगः आम् इति सन्दर्भे तत्र त्रय इत्यस्य आदेशानन्तरं दीर्घत्वम् अस्माभिः कृतं नाम इति सूत्रेण तर्हि त्रयायोगः नाम इति आगच्छति इदानीं तर्हि इदानीं स्थानीयवद्भावेन तिसृ आदेशः वयं तिसृ आदेशं कुर्मः चेत् तिसृयोगः आम् इति सन्दर्भे पुनः नामी इति सूत्रम् आगच्छति वा इति चेत् न पूर्वमेव एकवारं कृतं पुनः तस्य कार्यं न भवति तस्मिन्नेव स्थलौ तस्यामेव स्थलौ पुनः तस्य कार्यं न भवति इति कृत्वा इदानीं तिसृयोगः आम् इत्येव अस्ति दीर्घत्वम् इत्यस्य प्रसक्तिः नास्ति चेत् न तिसृचतस्र इति सूत्रस्यापि अवकाशः न भवति अतः तत् सूत्रं व्यर्थं तस्य वारणार्थम् अर्थकृतनिमित्तकत्वं न स्वीक्रियते इति अस्ति अत्र बहु किमपि उक्तम् अत्र प्रश्नः अस्ति वा अत्र कोऽपि पुनः लक्ष्मीभगिनी पुनः वदति वा किमवगतम् भगिनि प्रश्नं करिष्यामि. त्रियोग आम् इत्यस्मिन् स्थितौ तिस्रचतौ स्त्रियां तिस्रचतस्र इति सूत्रम् अपि आगच्छति, त्रयस्त्रयः अपि आगच्छति. स्त्रियाम् इति अर्थनिमित्तकं स्वीक्रियते चेत् एतादृशं स्वीकृते क्रियते चेत् किञ्चित् क्लेशः अस्ति भगिनि. अस्तु, शर्मिला भगिनी किञ्चित् रूपं न प्राप्नोत्. अहमपि सम्यक् न जानामि भगिनि. अत्र त्रयादेश यदि क्रियते त्रयस्त्रयः इति सूत्रेण तत्र स्थानिवद् भावः अस्ति इति मत्वा तत्र त्रि अस्ति इति मत्वा यदि त्रिचतुरो स्त्रियां तिस्र चतस्र इति सूत्रेण तिस्र आदेशः कुर्यामश्चेत् तदनन्तरं दीर्घं भवति वा न वा इति चिन्तनीयम्. अत्र लक्षे लक्षण्यान् इति न्यायेन एकवारं त्रयादेशकृत् इति आदेश कृत्वा नामी इति सूत्रेण ह्रस्वस्य दीर्घं कृतम्. न न, एकक्षणम्. एतावता उक्तं समीचीनं, परन्तु तस्मात् पूर्वम् इदानीं त्रययोगः आम् इति अस्ति अस्माकं स्थितिः. इदानीं स्थानिवद्भावेन तिस्र आदेशः भवितुम् अर्हति इति यदा वदामः तदानीं तत्रापि क्लेशः अस्ति, यतोहि तत्र त्रययोगः आम् इत्यत्र स्थानिवद्भावेन तत्र तिस्र आदेशः अत्र भवितुम् अर्हति इति चिन्तयामः चेत् अत्र कः क्लेशः इति चेत् अत्रापि नामी इति सूत्रेण दीर्घत्वमपि भवितुम् अर्हति. त्रयायोगः आम् इत्यत्र तदेव स्वीकृत्य दीर्घत्वं भवितुम् अर्हति. किमर्थं भवितुम् अर्हति दीर्घत्वम् अत्र? न अत्र अत्र किम् उक्तमस्ति पुनः तदपि तत्र दीर्घत्वमपि अन्तरङ्गं भवति इति उक्तं खलु. नामी इति सूत्रम् अन्तरङ्गं भवति, यतोहि तिस्रचतस्र इत्यत्र स्त्रियाम् इति अधिकनिमित्तम् अस्ति, नामी इत्यत्र तादृश अर्थकृतनिमित्तं किमपि नास्ति इति कृत्वा नामी इति सूत्रम् अन्तरङ्गं भवति, त्रिचतुरो स्त्रियाम् इति सूत्रं बहिरङ्गं भवति इति कृत्वा नामी अन्तरङ्गम् इति कृत्वा तस्य कार्यं प्रथमं भवति. तर्हि त्रयायोगः आम् इदानीं नामी इति सूत्रेण दीर्घत्वं, तर्हि त्रयायोगः नाम् अधुना किं वयं कुर्मः इति चेत् त्रयायोगः नाम् इति सन्दर्भौ इदानीं पुनः स्थानिवद्भावेन तिस्र आदेशः अत्र कुर्मः इति चिन्तयामः चेत् अस्तु, स्थानिवद्भावेन इदानीं त्रिवत् अस्ति, यद्यपि त्रया इति अस्ति दीर्घत्वस्य अनन्तरं, तथापि तत्र मूले तु त्रि एव अस्ति खलु, अतः त्रि इति एव वयं स्वीकृत्य स्थानिवद्भावेन त्रियोगः आम् इति यदा वदामः तर्हि अस्तु इदानीम् अत्र त्रिचतुरो स्त्रियाम् इत्यनेन तिस्र आदेशः भवतु इति वयं चिन्तयामः चेत् अस्तु, तिस्रयोगः आम् इति अस्ति. अधुना पुनः दीर्घत्वं भवति वा इति चेत् न भवति पुनः, यतोहि पूर्वम् एकवारं जातम् अन्तरङ्गत्वात् दीर्घत्वम् एकवारं जातं, तर्हि पुनः तदेव तिस्र आदेशस्य अनन्तरं पुनः दीर्घत्वं न भवितुम् अर्हति. एकस्मिन् एव सन्दर्भे पुनः तदेव सूत्रं पुनः कार्यं न करोति लक्ष्यलक्षणन्यायेन. अतः दीर्घत्वं न भवति चेत् न तिस्रचतस्र इत्यस्य अवकाशः अपि नास्ति, दीर्घत्वनिषेधः अपि न भवितुम् अर्हति. अतः तत् सूत्रं व्यर्थम् इति अत्र उक्तमस्ति चिन्तनार्थं. भगिनी, नामी इति सूत्रं कथम् अन्तरङ्गं भवति? नामी इति सूत्रस्य निमित्तं किम् अस्ति? दीर्घत्वं भवति, अजन्त अङ्गम् अस्ति चेत् षष्ठी बहुवचने नामी परे दीर्घं भवति. अजन्तमङ्गम् अस्ति चेत् नामी परे दीर्घत्वम् इति एव उक्तमस्ति, अत्र निमित्तद्वयमेव अस्ति खलु. अजन्तम् अङ्गम् नामी परे. ओ, अत्र तु त्रिचतुरो स्त्रियाम् इत्यत्र अर्थकृतनिमित्तमपि अस्ति खलु. स्त्रियाम् इति अन्य निमित्तमस्ति इति कृत्वा तत्र पुनः त्रिचतुरौ स्त्रियाम् इति बहिरङ्गं भवति अस्तु भगिनि भगिनी अत्र नामी इति सूत्रस्य प्रवर्तनात् पूर्वमेव स्थानिवत् भावं अस्ति इति कृत्वा तिस्र इति आदेशः भवितुं न अर्हति वा स्थानिवद्भावेन तिस्र आदेशः भवितुम् अर्हति इति वयं यदा चिन्तयामः तदानीं तत्र प्रश्नः अस्ति इदानीं नामी इति अपि सूत्रस्य प्रसक्तिः अस्ति तस्मिन्नेव सन्दर्भे यदा त्रययोगः आम् इति अस्ति तदानीं नामी इत्यपि इति सूत्रेण त्रया इति भवितुम् अर्हति नो चेत् तिसृचतस्र त्रिचतुरस्त्रियाम् इति सूत्रेण स्थानिवद्भावेन तिस्र आदेशः अपि भवितुमर्हति सूत्रद्वयम् अस्ति अत्र तर्हि किं सूत्रम् अत्र प्रथमं कार्यं करोति इति चेत् नामी इति सूत्रम् अन्तरङ्गं त्रिचतुरस्त्रियाम् इति बहिरङ्गम् इति कृत्वा नामी इति प्रथमं कार्यं करोति इति वयं चिन्तयामः चेत् त्रयायोगः आम् इति अस्ति पुनः अत्र स्थानिवद्भावेन तिस्र आदेशः भवितुमर्हति इति चिन्तयामः चेत् अस्तु भवतु तिस्र आदेशः इदानीं तिस्रयोगः आम् तर्हि पुनः अत्र दीर्घत्वं भूत्वा तस्य निषेध दीर्घत्वं यदा प्रसक्तम् अस्ति तदानीं निषेधः इति वदामः परन्तु दीर्घत्वमेव अत्र पुनः न भवति यतोहि एकवारं जातं पूर्वम् अतः पुनः न भवति इति एव विषयः इदानीम् अवगतं भगिनि अस्तु समयः अपि अतीतः अत्रैव स्थगयामः अत्र अरविन्द महोदय बुद्धं खलु चिन्तयामि भगिनि अस्तु पुनः एकवारं शृणोतु पुनः एकवारं सर्वे शृण्वन्तु ध्वनिमुद्रणम् अग्रिमसप्ताहे अपि किञ्चित् पुनः चिन्तयामः अत्र किञ्चित् क्लिष्टम् इव भाति परन्तु अत्र एकवारं तत्र कागदे लिखामः चेत् तत्र स्पष्टमेव तदेव अहं चिन्तयामि अस्तु सोपानानि लिखितं चेत् प्रायेण अवगमनं समीचीनं भवति अस्तु तर्हि प्रश्नः न सन्ति चेत् विरमामः धन्यवादः नमस्कारः धन्यवादः धन्यवादः धन्यवादः धन्यवादः